ਆਵਾ ਜਾਏਗਾ ਮੰਦਰ ਨੂੰ ਦੋ ਹਾਂ ਬਿਲਕੁਲ अस्तु यत्र क्वचा यत्र क्वचाग्निमुखं समाधास्यन् स्यात् अस्य समा अत्र समाधास्यन् इति शब्दस्य कोऽर्थः यत्र क्वच यत्र क्वचाग्निमुखं समाध्यास्यन् स्यात् नाम यत्र अग्निमुखं कर्तव्यं भवति सामान्यवस्तु तत्र अङ्गुष्ठानामिकाभ्यां सङ्गृहीतेन शकलेन दर्भेण वा दक्षिणारम्भं प्राची तिस्रो रेखाः प्राचीमारम्भं उदीची तिस्रो रेखाश्च लिखित्वा उल्लेखनम् इदं स्थण्डेल प्रथमं मनसि स्वीकरोतु इदं सूत्रम् सूत्रम् इत्यस्य तात्पर्यम् अत्यन्तं संक्षेपः अस्य केवलं सूत्रस्य आधारेण प्रयोगः सर्वोऽपि न भवति तत्र यत् अन्यदावश्यकं तत्सर्वम् अस्माभिः विविच्य प्रयोगग्रन्थेभ्यः प्रयोगकर्तृभ्यः ज्ञात्वा कर्तव्यं भवति साधु अनुचानपरम्परया कर्तव्यं भवति तत्र प्रथमं कर्ता प्राङ्मुखः उपविशेत् इयं प्राची इति चिन्तयति साधु कर्ता प्राङ्मुखः उपविशेत् क्वचित् उदङ्मुखः अपि उपविष्टुं शक्यते प्राङ्मुखो उदङ्मुखो वा इति अन्यथा न अस्तु स्थण्डिलस्य विषये अपि इषुमात्रावरं सर्वतस्थण्डिलम् अत्र आपस्तम्भः न वदति आशुलायनः अवदत् स्थण्डिलं तदपेक्षया बृहन्न भवेत् इषुमात्रावरम् इषुः बाणः इषुमात्रा एतावत् अग्रे किञ्चित् भवति पृष्ठे किञ्चित् भवति ततोपि दीर्घाः बाणो भवितुं नार्हति तर्हि तावद्दीर्घम् अधिकाधिकं विस्तृतं सञ्चलं भवितुमर्हति तत्र ततोपि अधिकस्य आवश्यकता भवति होमः अधिकः तर्हि स्थण्डिलं विहाय कुण्डनिर्माणं कर्तव्यम् अन्यत्र कुण्डनिर्माणविषयकं यत् शास्त्रं शुल्बसूत्रमिति वदामः इदं श्रौतसूत्रं गृह्यसूत्रं कल्पस्य चत्वारि सूत्राणि भवन्ति गृह्यसूत्रं श्रौतसूत्रं धर्मसूत्रं शुल्बसूत्रमिति शुल्बसूत्रं नाम यत्र सर्वेषां प्रमाणादिकं वर्णितं भवति सहस्रसङ्ख्यातः न्यूनाः आहुतयः यस्मिन् होमे सः होमः स्थण्डिले भवितुमर्हति सहस्रपेक्षया अधिकहोमे सति एकहस्तं कुण्डं तत् पुनः कुण्डस्य शास्त्रं स्वतन्त्रं भवति अस्तु एवं स्थण्डिलं कल्पयित्वा आदौ पूर्वाङ्गत्वेन कथं वा दर्भेष्वासीनः दर्भान् धारयमाणः आचम्य प्राणानायम्य सङ्कल्पं कृत्वा गणपतिपूजां कृत्वा एतत् सर्वं तु सामान्यं तत्सर्वं सन्नद्धं कृत्वा अनन्तरम् इतः आरभ्यते किमस्ति यत्र क्वच यत्र क्वच यत्र क्वचाग्निमुखं समाधास्यन् स्यात् तत्र अङ्गुष्ठानामिकाभ्याम् अङ्गुष्ठानामिकाभ्याम् एव सङ्गृहीतेन शकलेन दर्भेण वा शकलं नाम यज्ञीयशकलं समित् समित् तेन वा तस्य मूलभागः अधः शकलेन वा दक्षिणारम्भं प्राची तिस्रो रेखा एव इयं दक्षिणा इयं प्राची इयम् उदिचि इयं प्रसाचि अत्र दक्षिणा इत्युक्तौ स्थण्डिलस्य दक्षिणा प्राची इत्युक्तौ स्थण्डिलस्य प्राची यतोहि स्थंडिले इदं सर्वं प्रचलति इति स्थंडिलं वा कुण्डं वा तर्हि दक्षिणामारभ्य प्राचीः तिस्रः अस्य तात्पर्यमिति तिस्रः तदनन्तरं पश्चिमारम्भम् उदीचिस् तिस्रो रेखाश्च लिखित्वा पश्चिमामारभ्य उदग्गत अस्तु अस्तु पश्चिमामारभ्य अयं पश्चिमो भागः इयम् उदीचि तर्हि इतः एव प्रथम द्वितीय तृतीय अत्र विशेषो नास्ति सामान्यतया अस्ति अन्यस्मिन् प्रयोगे विशेषो भवति तत्र अस्माकं प्रयोगे एवं वदन्ति षड्लेखाः तत्र सूत्रानुसारेण लेखाकरणं भिन्नमस्ति किञ्च कुतः आरभ्य कियति लेखा लेखायाः प्रमाणमपि वदति वाक्यानि कथं सन्ति पश्यतु तद्गोमयेन प्रदक्षिणमुपलिप्य दक्षिणेष्टौ उदीच्यां द्वे प्रतीच्यां चतुः प्राच्याम् अर्धम् अङ्गुलानि त्यक्त्वा तर्हि दक्षिणभागे अष्टाङ्गुलभागस्य त्यागः अस्तु उदीच्यां द्वे अङ्गुलद्वयस्य प्रदेशः त्याज्यः अस्तु प्रतीच्यां चतुः प्राच्यां चतुरङ्गुलदेशस्य त्यागः प्रतीच्याम् अर्धम् अत्र अर्धाङ्गुलदेशस्य त्यागः कर्तव्यः अस्तु तन्मध्यभागे किं कर्तव्यं त्यक्त्वा दक्षिणोपक्रमाम् उदक्संस्थां प्रादेशमात्राम् एकां लेखां विलिख्य तर्हि दक्षिणोपक्रमां प्रादेशमात्राम् एकां लेखाम् अस्तु एवं तस्याः नाम अस्याः लेखायाः दक्षिणोत्तरयोः अस्तु प्रागायते प्रादेशसंहिते द्वे लेखे लिखित्वा एवं वाक्यानि सन्ति तर्हि इतः आरभ्य अन्ये एवं भवन्ति वा रेखाः प्रथमा एवं भवति इयं द्वितीया इयं तृतीया मध्ये तिस्रा ओ अस्तु अस्तु काणे महोदयस्य पुस्तके तथैव प्रदर्शितवन्तः तदेव कदा एवं लिखितव्यं कदा एवं यथा अत्र उक्तं करणीयं सूत्रभेदे सूत्रभेदे आशुलायनप्रयोगे तथा भवति आपस्तम्भप्रयोगे एवं तत्र तं न्यस्य तं न्यस्य नाम लेखासाधनं लेखासाधनं तत्र न्यस्य रेखाशून्यस्य अस्तु रेखाशून्यस्य तत्र न्यासः अपि साधनस्य कश्चन अग्रभागः भवति कश्चन मूलभागः भवति मूलभागः दक्षिणे भवेत् अग्रभागः उत्तरे भवेत् एवं न एवं न एवं न एवमेव तत्र न्यासः एतत् सर्वं केवलं भाषणेन सम्यक् न अवगच्छति प्रयोगे अवगमनं सुलभं भवति वेदप्रात्यक्षिकं भवति किं भवति कदाचित् अत्र एकं मन्दिरमस्ति तत्र कदाचित् होमं कुर्वन्ति तत्र आश्वलायनसूत्रमनुसृत्य कृष्णवृन्दावनमन्दिरे बहु सम्यक् कुर्वन्ति तत्र केचन केचन अंशाः भवन्तं दृष्ट्वा अथवा अन्यान् दृष्ट्वा अहम् अनुमातुं शक्नोमि परन्तु अन्यत् किं पृच्छति इति न ज्ञातुं शक्नोमि अतः एतस्य ज्ञानेन इतोपि स्पष्टम् अवगन्तुं शक्नुयामिति तत्र तं न्यस्य अद्भिरवोक्ष्य अद्भिः जलं स्वीकृत्य अवोक्ष इदानीं प्रोक्षणं नाम किम् अवोक्षणं नाम किं कः भेदः प्रोक्षणम् अवोक्षणम् अभ्युक्षणम् इदा एतानि पदानि भवान् जानाति तेषां सूक्ष्मो भेदः संस्काररत्नमालायां विस्तारेण अस्ति अवोक्षणं नाम एवम् अस्ति प्रोक्षणं नाम एवम् अस्ति तृतीयं किमपि पदमुक्तम् अभ्युक्षणम् अभ्युक्षणं तत् किं भवति अभ्युक्षणम् एवं यथा अधितेन मन्यस्व हनुमतेन मन्यस्व सरस्वतेन मन्यस्व देवसरिदत्तः केचन सूक्ष्माः भेदाः भवन्ति. शकलं नैऋत्यां निरस्य, तत् शकलं नैऋत्यां, नैऋत्यनाम यत् निरस्य त्यक्त्वा अपौपस्पृष्ट. अग्निमिध्वा, अत्र सूत्रे तु एतावदस्ति, सूत्रे तु एतावदस्ति, एतावत् तस्य उपब्रह्म. अग्निमिध्वा इत्यस्यापि अग्रे किमपि नास्ति. तत्र अग्निः कथं स्वीकर्तव्यः, कुतः आनेतव्यः, कीदृशः अग्निः भवेत्, केन आनेतव्यः, कथं स्थापनीयः, तस्य प्रमाणं कियत्, सूत्रकारः न वदति. एतावदपि अग्निः भवितुमर्हति, एतावानपि ज्वलन्तः अपि भवितुमर्हति, ज्वलनग्निः भवितुमर्हति, धूमाच्छन्नः अपि भवितुमर्हति. तदर्थम् अन्ये ग्रन्थाः द्रष्टव्याः, केवलं सूत्रेण न भवति. तदर्थं व्याख्यानानि लिखन्ति आचार्याः. तत्र वाक्यं प्रसिद्धमस्ति, सुवासिन्या श्रोत्रियागारात् स्वगृहाद्वा निर्धूममग्निं. काचन सुवासिनी, सुवासिनी नाम जीवत्पतिका, जीवत्पतिका, जीवत्पतिका पतिका. ओहो, अस्तु अस्तु, साधु. भवान् किं वदति? सुमङ्गली, सुमङ्गली, सा सुमङ्गली इत्यस्य एव सुवासिनी इति वदति. साधु, सुमङ्गली, सुवासिनी, सुहागन्, सुहागिनी. सुहागन् इति तु भाषापदं, सुवासिनी इति संस्कृतं. कर्नाटकदेशे सुमङ्गली इति वदन्ति. तथा तेभ्यः सा अग्निम् आनयेत्. कुतः आनयेत्? श्रोत्रियागारात्. तया नीतव्यम्. ओ, अग्न्यानयनं सुवासिनी कुर्यात्. ओ, अस्तु अस्तु, साधु. सा श्रोत्रियागारात् आनीयात्. श्रोत्रियः नाम यः नित्यम् अग्निहोत्रं जुहोति, यः वेदं पठति, यः षट्कर्माणि नित्यं करोति, सः श्रोत्रियः. त्रिभिः श्रोत्रियमुच्यते इति अस्ति. षट्कर्माणि नाम अध्ययनम्, अध्यापनं, यजनं, याजनं, दानं, प्रतिग्रहः. एतानि वा, अथवा स्नानं, सन्ध्या, जपो, होमः, तर्पणं, देवतार्चनं, षट्कर्माणि. इमानि षट्कर्माणि यः प्रतिनित्यं करोति सः श्रोत्रियः. तस्य गृहात्, तस्य गृहे होमकुण्डे अग्निः भवति, गार्हपत्यायतने अग्निः भवति, तस्य औपासनाग्निः भवति, पचनाग्निः अपि भवति. कुतः आनेतव्यः? तर्हि तस्य गृहात् पचनाग्निः एव. यतोहि गार्हपत्याग्निः अन्यत्र न नीयते, नैव च दीयते. औपासनाग्नि यत्र स्वयम् अहं होमं करोमि मम गृहे, तत्र यदि शक्यं यत्र गृहाग्निः भवति, नाम औपासनाग्निः यत्र भवति, तत्रैव होमः कर्तुं शक्यते. किञ्च संस्कारादिषु वयं किं कुर्मः, तत्र गृहाङ्गणे इति वदन्ति. उपनयनं वा भवतु, विवाहो वा भवतु, सीमन्तादिकं वा भवतु, गृहे न भवति, मण्डलागारच्छायायाम् इति गृहाङ्गणे पुरतः मण्डपं निर्माय मण्डपातः कर्माणि भवन्ति. तस्मादेव वैतानिकं कर्म इति वदन्ति. नाम वितानस्य, वितानस्य अधः भवेत्. तेन किं ज्ञायते? वितानाभावे मण्डप आच्छादनाभावे अग्निस्थापना न कर्तव्या. यत्र अग्निः स्थाप्य तत्र उपरि आच्छादनं भवेदेव. तर्हि तस्मिन् अवसरे तु स्वस्य उपासनाग्नेः किञ्चित् स्वीकृत्य आनयितुं शक्यते. अन्यथा श्रोत्रियस्य तस्मादेव सुवासिन्या श्रोत्रियागारा स्वगृहाद्वा स्वगृहाद्वा ततः अग्नि आनेतव्य. कथं कीदृश अग्निः? निर्धूमम् अग्निम् निर्धूमः भवेत् न केवलम् अङ्गाराः भवेयुः. ते अङ्गाराः अपि एकः एव अङ्गारः अल्पः सः अपि अग्निरेव न. ततः अत्रागमनं पुनः अत्र स्थापनं ततः परं तस्य प्रज्वालनं तदर्थं समयः मात्रा च यथा पर्याप्ता स्यात् तावन्तम् अग्निम् आनयति. तर्हि अग्निं कथम् आनयत्? तत्र पात्रम् आवश्यकं. विना पात्रं कथम् अग्नेः आनयनं? तर्हि किं पात्रं? तर्हि तेजसेन मृण्मयेन वा पात्रेण. तेजसं पात्रं तेजसं नाम धातु धातुमेव ताम्रमयं वा आरघट्टं वा तेजसेन मृण्मयेन वा पात्रेण तस्मिन् पात्रे अग्निं संस्थाप्य तस्योपरि आच्छादनमपि भवेत्. अनाच्छादितः अग्निः न नेयः नैव च आनेयः आनेतव्यः. तर्हि आच्छादनं तद्विषये अपि विचारः अस्ति. अधः तेजसं पात्रम् उपरि मृण्मयं पात्रं वा? यादृशं पात्रम् अधः भवति तादृशमेव पात्रम् उपरि आच्छादनाय अपि भवेत्. नाम समानं भवेत् द्वयमपि. एवं रूपेण सः अग्निम् आनयत् सुवासिनी आनयत् आनाय सः आग्नेयकोणे अस्य स्थण्डिलस्य आग्नेयकोणे अग्निं स्थापयत्. अस्तु अस्तु. आनयनानन्तरं कुत्र तस्य स्थापनं? सः हस्ते एव गृहीत्वा तिष्ठेद्वा? अत्र स्थापयद्वा? तत्र स्थापयद्वा? मम हस्ते दद्याद्वा? न, तत्र आग्नेयकोणे स्थापयत्. अस्तु. एवं कश्चन विशेषः. साधु. ततः परम् एषः अग्नेः आवाहनं तत् अस्मिन् सूत्रे नास्ति. युष्टोदमोना इति मन्त्रः, तेन अग्नेः आवाहनं. ततः परं ऐह्यग्ने इति मन्त्रः, तेन आवाहनं. युष्टोदमोना इति मन्त्रेण स्वागतम्. आदौ आगन्तम् अग्निं स्वागति करोति, स्वागतं करोति. युष्टोदमो न अतिधिरदुरोण इमन्नो यज्ञ उपयाहि विद्वान् विश्वा अग्ने अभियुजो विहत्या शत्रूयतामाभरा भोजनानि. अनेन मन्त्रेण एषः स्वागतं व्याहरति. अनन्तरं तिष्ठन्तमग्निम् आवाहनं करोति. तत्र द्वितीयः मन्त्रः, हे यज्ञ इह होता निषीदा दब्ध सुपुर एता भवानः अवतान् त्वारोदसि विश्वमिन्द्वेजामहेशौ मनसाय देवान् इति मन्त्रेण तस्य आवाहनं करोति. तत्र क्रिया तु केवलम् अक्षतान् क्षिपति, आच्छादनं दूरे करोति. उपरि यद् आच्छादनं तद् पार्श्वतः संस्थाप्य. प्रश्नः, अत्र अग्नेः स्वागतानन्तरम् आवाहनं कथं भवति? स्वागतं कृतं चेत् पूर्वमेव अग्निः अस्ति इति. आदौ आवाहनम् अनन्तरं स्वागतमेवं चिन्तयतु. साधु. तत्र मन्त्रलिङ्गे तु तथा नास्ति. युष्टोदमुना आत्रयो वसुश्रुतोऽग्निसृष्टुप एह्यग्निराहुगुणो गोतमोऽग्निसृष्टुप अग्न्यावाहने विनियोगः. प्रयोगवाक्यं तु एवमस्ति, द्वयोः मन्त्रयोः अपि केवलम् आवाहनमेव. द्वौ मन्त्रौ आवाहनाय इति प्रयोगे तथैव अस्ति. केचन विशेष्य तत्र द्वौ कुतः आवाहनाय? तर्हि एकेन स्वागतम् अपरेण आवाहनमिति. तत्र अहं कदाचित् दृष्टवान् अस्य अजितस्य पुस्तके आदौ अग्नेः स्थापने केचन मन्त्राः वक्तव्याः इति तेन सूचितं, तद् दत्तमपि. परन्तु एकत्र सङ्गृह्य कुतश्चित् मन्त्राः आनीताः न एकत्र लभ्यते दैत्तिरीयसंहितायां वा अथवा कस्मिंश्चिदपि शाखायां नास्ति एव तादृशमन्त्रः कुतश्चित्. कथं मन्त्रं वदतु अहं वदामि कुत्र अस्ति एते एव मन्त्राः इदानीं मया उक्ताः खलु युक्तोदमो न प्रथममन्त्रः यज्ञे द्वितीयमन्त्रः एतौ उभौ मन्त्रौ वृक्षमन्तायां स्तः एतद् मया दृष्टम् एते मन्त्राः एकत्र सङ्गृहीताः किञ्च एतेषां प्रयोजनं विभिन्नं विभिन्नमस्ति यथा अयाश्चाग्नेयमन्त्रः प्रायश्चित्तमन्त्रः जुष्टोदमोना मन्त्रः एकः एव मन्त्रः आवाहनार्थं दत्तः चत्वारि शृङ्गा अयं मन्त्रः अग्नेः ध्यानाय ततः परम् एष हि देवः अयं मन्त्रः अग्नेः अभिमुखीकरणाय साधु दृष्टिरसि ब्रह्म यच्छ अयं मन्त्रः सामान्यतः लौकिके कर्मणि न भवति केवलं श्रौते कर्मणि भवति श्रौते कर्मणि दर्भमुष्टिग्रहणार्थं ततः परम् अपाग्नेग्नि मामादञ्जः निष्कृव्याद् सेधा देव यजम्वः युक्तो वः जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाण यथेदम् एते मन्त्राः अयं मन्त्रः प्रायः केऽपि न वदन्ति तत्र अत्र भावः किमिति वदामि अस्य प्रयोगः कात्यायनीयाः कुर्वन्ति कात्यायनीयाः नाम शुक्रयजुर्वेदिनः शुक्रेषु यथा भवान् आपस्तम्भः तथा ते कात्यायनः तेषां गृहसूत्रकारः श्रौतसूत्रकारः कात्यायनः महापण्डितः वयं जानीमः एवं गुरुवृत्तिः नाम कात्यायनः सः महर्षिः सर्वज्ञकल्पः केचन भगवान् कात्यायनः इति प्रयोगं कुर्वन्ति भगवता कात्यायनेन प्रणीतमिति वदन्ति ऋग्वेदस्य सर्वानुक्रमः कात्यायनप्रणीतः एव तत्र अत्र को भावः इति वदामि यः अग्निः अस्माभिः स्थाप्यते तत्र एवं चिन्त्यते अग्नेः मध्ये कश्चन त्याज्यो भागः भवति यः क्रव्यम् अस्ति इति क्रव्यादः सः अस्मिन् कर्मणि न भवेत् तेन एषः अग्निः संयुक्तो न भवेत् एषः क्रव्यं नास्ति केवलं हव्यमेव अस्ति हव्यवाहनः अयं न क्रव्यादः किञ्च क्रव्यं नाम पाप न इति पापमिति पितृसम्बन्धि पितृसम्बन्धि येन अग्निना पितृमेधः भवति सः क्रव्यादाग्नि यः रक्तमसा रक्तं वसा मांसम् अस्थीनि एतत् सर्वं खादति सः क्रव्याद सः अग्निः अत्र नास्ति इति तम् अग्निं स्मृत्वा तस्य यः भागः विद्यमाने अग्नौ एव कश्चन भागः क्रव्यादस्य अयं क्रव्यादस्य इदं रूपम् इति मनसि कृत्वा तं भागं पृथक् कुर्यात् अयं कश्चन विशेषः तत्र अयं मन्त्रः तत्र कात्यायनानां प्रयोगः यावान् उत्तमः परिपूर्णः दृश्यते तावान् अन्येषां नास्ति आपस्तम्भस्य वा अशुलायनस्य वा ते तु पुनः स्थण्डिले रेखाकरणात् पूर्वं यथा अग्नेः क्रव्यादभागस्य पृथक्करणं कुर्वन्ति तद्वत् भूमेः अपि कश्चन अमेध्यम् अंशं कल्पयित्वा तस्यापि निरसनं वाञ्छन्ति तत्र भूमौ रेखाकरणं किमर्थं यदस्माभिः कृतम् रेखाकरणे किं तात्पर्यं कः संस्कारः किं तत्र असंस्कृतमिति भवान् संस्करोति तत्र भूमेः अपि कश्चन यतोहि सा मेदिनी खलु तस्मात् मृद्भक्षणमपि मृद् अभक्ष्या मृत् भक्ष्य नास्ति नाहं भक्षितवान् अम्ब इति तत्र अभक्ष्यं खलु कथं भवान् भक्षति अयमपि भावः वैदिको भावः अभक्ष्यं वस्तु भवान् कथं भक्षितवान् मेदो जातत्व मेदसः जातत्व अमेध्य तर्हि तस्य अमेध्यस्य शुद्धये एव रेखा खलु तर्हि एते कात्यायनाः पञ्चभूसंस्काराः इति वदन्ति तत्र भूमेः अपि एकः संस्कारः भवति तत्र अल्पा मृत्तिः निष्कास्य त्यजन्ति अग्नेः अपि क्रव्यादो भागः तत्र अयं मन्त्रः दक्षिणभारते यथा बौद्धायनाः बहु विस्तृतं सर्वं कुर्वन्ति तथैव प्रायेण कात्यायनाः इति दृश्यते बौद्धायनानां बहु विस्तृतमिति नास्ति आपस्तं भवति कात्यायनानां केचन विशेषः प्रत्येकस्य कश्चन विशेषो भवति कश्चन विशेषः कुत्रचित् कश्चन विशेषः कुत्रचित् तदर्थम् अयं मन्त्रः ततः परं अयं मन्त्रः मन्ये केवलं प्रार्थनायामेव स्यात् अयं मन्त्रः प्रयोगे तु मया कुत्रापि न दृष्टः अग्नेः प्रतिष्ठापने विनियोगः इति लिखति अग्नेः प्रतिष्ठापने त्वं भिषग्भेषजस्यासि कर्ता त्वयागाश्वान् पुरुषा अहं सनेमि चतस्राशाः प्रचरन्त्व चतस्राशाः प्रचरन्त्वग्नयः इमन्नो यन्नयतु प्रजानन्न घृतं पिन्वन्न जर्गुं सुवीरं ब्रह्मतम् यद्भवत्याहुतीनाम् अयं मन्त्रः उदकशान्तोपि पठ्यते अर्थस्तु सामान्यतया अस्माभिरपि चिन्तितुं शक्यते चतस्राशाः अग्नयः प्रचरन्तु इमं यज्ञं प्रजानन् नः नयतु ब्रह्म सुवीरम् अजरं घृतं पिन्वन् आहुतीनां समिद्भवति एवम् अयं तु प्रार्थनामन्त्रः अनुभद्रः एषः अपि प्रार्थनामन्त्रः एवं अस्तु तर्हि अग्निः आगतः अग्नेः स्थापनम् अनन्तरं सः तस्य उपरि विद्यमानम् आच्छादनं दूरीकृत्य स्थापनं करोति स्थापनाय ॐ भूर्भुवस्वरोम् अयं मन्त्रः इति प्रतिष्ठाप्य अनेन मन्त्रेण अग्नेः प्रतिष्ठापनं भवेत् रेखासु प्रतिष्ठापनं याः रेखाः अस्माभिः कृताः रेखा मध्यभागे एव अग्नेः प्रतिष्ठापनं भवति एतावदन्यः समिद् न स्थापितं खलु न रेखासु एव अग्नेः स्थापनम् अस्तु तत्र कर्मभेदेन अग्नेः भिन्नानि भिन्नानि नामानि भवन्ति तर्हि किं कर्म इति मनसि विचिन्त्य तस्मिन् कर्मणि को नाम अग्निः स्थापनीयः इति ज्ञात्वा तेन नाम्ना अग्नेः प्रतिष्ठापनं कर्तव्यम् अयं विशेषः आपस्तम्भः नोक्तवान् तस्मात् आपस्तम्भः नोक्तवान् इति एते त्यजन्ति न कुर्वन्ति किञ्च आपस्तम्भः एवमपि न उक्तवान् मया यन्न कथितं न कुर्वन्ति तन् मा करोतु अन्ये जनाः सर्वे त्यक्तव्याः इति न वदति किञ्च इदानीन्तनानां याज्ञिकानां बुद्धिः तादृशी भवति केषाञ्चन सर्वेषां तस्मात् अहं वदामि संस्काररत्नमालाग्रन्थः अत्यन्तम् उत्तमः तत्र भवान् कुतः तं न पठति इति अहं जानामि तत्र उपरि बौधायनमिति अस्ति इति न पठति नैव नैव नैव अहं साधारणतः सङ्गणके पठितुं नेच्छाम्येव बहु अक्ष्णोः तस्यापि मुद्रणं करोतु बहु बहवः पृष्ठाः सन्ति यथा यदा यद् आवश्यकं तत् स्वीकरोतु अथवा सः ग्रन्थः आनन्दाश्रमे लभ्यते क्रीणातु आनन्दाश्रमे अहं तस्य अन्तर्जालक्षेत्रं दृष्टवान् मूर्खाः मूर्खाः वस्तुतः तस्य ग्रन्थस्य पुनर्मुद्रापणे अहमेव प्रेरकः एवं अहं विंशतिग्रन्थः विंशतिसहस्राणि दत्वा विंशतिग्रन्थकाः मया ग्रन्थाः मया क्रीताः तेषां वितरणमपि अस्माकं प्रान्ते कृतम् तेषाम् अत्यन्तम् औदासीन्यम् आलसः दौरात्म्यम् एवमस्ति बहु विद्यते अग्रिमवारं भवान् कृपया आनयतु अहम् आनन्दाश्रमम् अहं सम्यक् जानामि तेन सह मम सम्भाषणमपि भवति इदानीं तेषां ग्रन्थाः सर्वे येन केनापि अन्येन वेब्सैट् मध्ये स्थापितः तेन सह क्रुध्यति किञ्च किमपि कर्तुं न पारयत् एवमस्ति अस्तु अत्यन्तम् उत्तमः ग्रन्थः अस्तु तर्हि हृदयम् अग्रिमवारं यदि भवान् लब्धुं शक्नोति आनयतु मह्यं बहु उपयोगाय तावत्पर्यन्तं कुतो विलम्बः यः कोऽपि गच्छति चेत् तं सूचयतु सः अन्यत्र तत्रैव गन्तव्यं भवति तस्मिन् समये एव गन्तव्यं भवति तेषां बहु विचित्रं भवति पञ्चवादने पिधानं करोति दशवादने उद्घाटनं करोति दशवादनमध्ये भोजनविरामः अपि भवति तत्सर्वं दृष्ट्वा गन्तव्यं भवति फोन् द्वारा VPP द्वारा पार्सल् द्वारा प्रेषयति भवान् एवं करोतु अहं तस्य सङ्ख्यां वदामि अथवा ईमेल् वदामि सः वसन्त आप्टे इति तस्य प्रमुखः सः तस्य ऊर्जितावस्थां नेतुं प्रयतते मनसि सङ्कल्पः अस्ति किञ्च एकाकी दौर्बल्यम् अनुभवति अर्थदौर्बल्यं क्रियादौर्बल्यम् अनुभवति तं यदि भवान् सूचयति द्रव्यं प्रेषयतु सः मयापि द्रव्यं द्वारा न शक्यते पार्सल् द्वारा पूर्वमेव द्रव्यं प्रेषणीयं पूर्वं द्रव्यं प्रेषणीयं तत्र बेङ्क् ट्रान्स्फर् ट्रान्स्फर् कृत्वा तत्र फेडेक्स् कियद्व्ययं भवति इति ज्ञात्वा तत्सर्वमपि आदौ एव प्रेषयति चेत् तस्य बेङ्क् अकौण्ट् मध्ये यदा द्रव्यं पतति ततः परं तमेकवारं सूचयति अनन्तरं सः पेकिङ्ग् कृत्वा प्रेषयति मया सर्वे ग्रन्थाः तेन तथैव प्रेषिताः ततः तत्र बहु इदानीं बहवः ग्रन्थाः लभ्यन्ते ये ये आवश्यकाः तान् तेषां सर्वेषामपि ग्रन्थानां सकृदेव महान्तं कृत्वा साधु तथैव चतस्रः चत्वारः पञ्चव मित्राणि मिलित्वा कर्तुमर्हति पूर्वम् आनन्दाश्रमे ऋग्वेदस्य सायणभाष्यस्य सर्वे ग्रन्थाः प्रकाश्यन्ते स्म इदानीं ऋग्वेदस्य सायणभाष्यं तैः न प्रकाश्यते तैः यजुर्वेदस्य सायणभाष्यं प्रकाशितं ऋग्वेदब्राह्मणस्य प्रकाशितम् आरण्यकस्य प्रकाशितं ऋग्वेदसंहितायाः भाष्यं वैदिकसंशोधनमण्डली इति पृथक् अस्ति तैः प्रकाशितम् इदानीम् उत्तमं पुस्तकम् किमित्युक्तौ तत्र काश्यां केनचित् प्रकाशितं बहु उत्तमम् अस्ति अष्टौ पुस्तकानि सन्ति एकैकस्य अष्टकस्य एकैकः ग्रन्थः प्रतिग्रन्थे अष्टौ अध्यायाः एकैकम् अष्टकं मन्त्रः पदपाठः सायणभाष्यं हिन्दीव्याख्यानम् उत्तममस्ति आनन्दाश्रमजनः तस्य वसन्त आप्टे इति नाम भवान् वाट्सप् द्वारा प्रेषयतु दर्शयामि कथं प्रेषणीयम् इति भवान् वाट्सप् उद्घाटयतु तत्र प्रेषणं सुलभं भवति इदानीं तस्य सङ्ख्या अस्ति वा नास्ति नास्ति इति मन्ये भवान् वाट्सप् द्वारा प्रेषयति वा तत् सर्वं भवति अथवा दर्शयामि अत्र भवतः वैफै न भवति खलु अस्तु चिन्तनमस्ति तत्र गच्छामः चेत् आगच्छति साधु अत्रैव लिखतु लेखनी गृहीता तत्र वर्तते। अष्ट द्वि सप्त पञ्च शून्यं षट् सप्त अष्ट चतुः शून्यम्। भवान् हिन्दीभाषां जानाति खलु? अहं जानामि। सः अपि आङ्ग्लं जानीय मराठीभाषां जानाति वा? कन्नड तमिळ् तमिळं हिद्वार्थमिडं जानामि। अस्तु अस्तु, तर्हि तम् अग्नेः नाम ज्ञात्वा यथा सामान्यतः शान्तिके वरदः प्रोक्तः पौष्टिके बलवर्धनः इति, तर्हि ओं पूर्वो स्वः एतत्तु भवत्येव। बलवर्धननामानमग्निं प्रतिष्ठापयामि। साधारणदेवता होमेषु कस्य अग्निः प्रतिष्ठापनं भवति? बलवर्धनः। बलवर्धनः तत्र सङ्कल्पः कः इति, शान्तिके वरदः, यदि शान्त्यर्थं क्रियते तर्हि वरदः इति वरदनामानमग्निं प्रतिष्ठापयामि, यदि पुष्ट्यर्थं क्रियते तर्हि बलवर्धननामानमग्निं प्रतिष्ठापयामि। विशिष्टं कर्म अस्ति चेत् तत्र यथा चण्ड्यूहोमे विशिष्टसूचितमस्ति मङ्गलनामानमग्निं, तत्र शतचण्ड्यूहोमे शतमङ्गलनामानमग्निं, सहस्रचण्ड्यूहोमे तदेव सहस्रमङ्गलनामानमग्निम्, एवं कश्चन विशेषः भवति। अस्तु, प्रतिष्ठा अग्निं प्रतिष्ठापयामि इति प्रतिष्ठाप्य अनन्तरं तानि पात्रद्वयं द्वे पात्रे एकीकृत्य तत्र साक्षात् उदकं त्यजेत्, एवं प्रयोगः। अस्तु, ततः परं याज्ञिकैरिन्धनैरग्निं मिध्वा। तर्हि समिधाः सन्ति, ततः परं किं कर्तव्यं? प्रोक्षते इन्धनानि निक्षिप्य, तर्हि आदौ इन्धनानाम् उपरि प्रोक्षणं कृत्वा प्रोक्षितम् इन्धनम् अग्नौ स्थाप्य वेणुधमन्या प्रबोध्य, अत्र नास्ति, तर्हि अग्नेः प्रबोधनं कर्तव्यं, नाम सज्ज्वालः अग्निः भवेत्, इदानीं तु निर्ज्वालः अस्ति, तर्हि सज्ज्वालः कथं भवेत्? तदर्थं वातः आवश्यकः, वातः एवं भवितुमर्हति एवं भवितुमर्हति एवं, हा, तर्हि तत्र किं साधनं योज्यं, तद्विषये अपि विचारः अस्ति। तर्हि वेणुधमन्या अयम् उत्तमः पक्षः, तत्र कारणानि यज्ञमीमांसा इति काश्यां कश्चन ग्रन्थः अस्ति, वेणेराम् गौड आचार्य इति महापण्डितः तेन लिखितः विशालः ग्रन्थः, स्मार्तयज्ञानां विषये, नाम श्रौतयज्ञान् विहाय अन्येषां यज्ञानां विषये अत्यन्तम् उत्तमः ग्रन्थः हरिभाषात्वेन, हिन्दीभाषा, संस्कृतभाषा तु संस्काररत्नमाला अस्ति एव, किञ्चित् संस्काररत्नमालायां पुनः संस्कारान् विहाय अन्येषां विषये नास्ति, यथा गण यद् यदि रुद्रहोमः पवमानहोमः चण्डीहोमः तर्हि तत्र कथं, तन्नास्ति, यज्ञमीमांसायां सर्वे विषयानां। तद्वदेव पूर्वं कश्चन चिन्नस्वामीशास्त्री इति कश्चन आसीत् महापण्डितः, पट्टाभिरामशास्त्रीणां गुरुः, पट्टाभिरामशास्त्रीणां जानाति वा? महामहोपाध्यायः काश्याम् आसीत् महामीमांसकः, अस्मिन् काले अत्यन्तम् उत्तमः मीमांसकः कः इत्युक्तौ पट्टाभिरामशास्त्री, तस्य गुरुः सः यज्ञमीमांसा इति ग्रन्थं शतवर्षेभ्यः पूर्वं रचितवान्, लघुकायः ग्रन्थः, श्रौतविषये अस्ति, सः तु इदानीं न लभ्यते, तस्य पुनः प्रकाशनं कर्तव्यं कश्चन कुर्यात् तर्हि। अस्तु, तर्हि वेणुधमन्या प्रबोध्य अनन्तरं ध्याये, अत्रैव विशेषः अत्र उक्तमस्ति वा अन्यत् किमपि उक्तमस्ति अत्र पठतु अग्निमिध्वा प्रज्वाल्य अथावोक्षणतो यशेषम् उत्तरतः पूर्वतो वा उत्सिञ्चेत् अवोक्षणतो यशेषम् उत्तरतः अग्रे अथान्यदुदकं पात्रस्थं तत्रैवापदध्यात् अत्र अंशः नास्ति अत्र किं वदन्ति वाग्यतो भवेत् अग्निमाहृत्य अग्नेः आगमनात् प्राक् किमपि सम्भाषणमस्ति चेत् करोतु अग्नेः आवाहनम् आरब्धं भवति चेत् ततः परं यावद् यज्ञसमाप्तिः न स्यात् तावत्पर्यन्तं मूको भवेत् मौनेन स्थातव्यं तस्मात् तत्र वाक्ये प्रयोगे अस्य वाक्यस्यापि योजनं कृतं प्रयोगकार्यैः किं शण्डलमधुरवृक्षशकलं मन्त्वा आग्नेयानिरस्य पाणिं प्रक्षाल्य वाग्यतो भवेत् अग्निमाहृत्य तर्हि पुनः कदा भाषणं भवति यदा हा प्रणीत जलस्य प्रोक्षणं भवति ततः परं ब्रह्मपूजा भवति ब्रह्मविसर्जनं भवति यज्ञार्थं ब्रह्म अस्ति खलु ब्रह्मणे वरं ददाति अत्र अस्ति ब्राह्मणे ब्रह्मणे वरं ददाति जित्या अभिजित्यै विजित्याय विजित्यै सञ्जित्यै इति वाचं विसृजेत् तर्हि तावत्पर्यन्तं मौनं ओ प्रथमं वाक्यं ब्रह्मणे एव वदिष्यति वरं ददाति तदा हा तदैव तस्य पुनः ततः परं वाचनं विसृजति ओ अस्तु ततः परं सम्भाषणं किमपि केनापि सह सम्भाषणं कर्तव्यं चेत् तावत्पर्यन्तं मौनेन भवेत् मौनेन भवेत् इत्युक्तौ मन्त्रं न वदेत् इति न प्रयोगे अनावश्यकं वाक्यं न वदेत् दैवीं वाचं यच्छ तत्र श्रोते इदं वाक्यं भवति दैवीं वाचं यच्छ यदि वक्तव्यं तर्हि दैवीं वाचं वदतु अस्तु तस्मादेव दैवीं वाचं भजनेन्द देवाः दैवीं वाचं नाम पुनः संस्कृतं संस्कृतं नाम दैवीवाक्यं तस्मात् केचन प्रयोगज्ञाः एवं करोति यदि वक्तव्यं सम्भाषणं मध्ये तर्हि संस्कृतेनैव संस्कृतसम्भाषणेन मौनलोपो न भवति सम्भाषणगतदोषः तेन न भवति नाम यज्ञस्य सन्धानं न नश्यति लौकिकसम्भाषणेन यज्ञः असन्धितो भवति अस्तु एवं प्रज्वाल्य वेणुधमन्या प्रबोध्य प्रज्वाल्य ध्यायेत् तत्र अग्नेः ध्यानं कथं तर्हि तत्र मन्त्रः चत्वारि शृङ्गा इति मन्त्रेण अग्नेः ध्यानं ततः परं श्लोकाः अपि वदन्ति अग्नेः ध्यानविषये जानाति वा चत्वारि शृङ्गास्त्रयोस्य पादः सः अपि मन्त्रः चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रिधा बद्धो वृषभोरो रवि महो देवो मर्त्यागु आविवेश अस्य व्याख्यानं कदापि दृष्टवान् वा आं दृष्टवान् कियत् सुन्दरमस्ति कियत् मनोहरमस्ति तावदुक्त्वा पुनः अग्रे वदति इत्युदिक् एवं प्रकारेण सर्वेषु शास्त्रेषु इमं मन्त्रं योजयन्तु अनन्तरम् अग्नेः ध्यानविषये श्लोकाः वदन्ति सप्तहस्तः चतुश्शृङ्गः सप्तजिह्वो द्विशीर्षकः त्रिपात् प्रसन्नवदनः सुखासेनश्युजिस्मितः स्वाहां तु दक्षिणे पार्श्वे देवीं वामे स्वधां तथा बिभ्रद्दक्षिणहस्ते स्तु शक्तिमन्नौ सृजौ सर्वं तोमरं व्यजनं वामैर्घृतपात्रं जधारयन् मेषारूढं जटाबद्धं गौरवर्णं महौजसं धूम्रध्वजं लोहिताक्षं सप्तार्चिः सर्वकामदम् आत्माभिमुखम् आसीनम् एवं ध्यायेत् उतासनम् आगमः एवं श्लोकान् उक्त्वा अनन्तरं यतो हि वेदः एवं वदति जातः अग्निः स्वयं सिद्धः प्राङ्मुखो भवति प्राङ्मुखः उपविशति यत्र कुत्रापि वा अग्निः जायते उत्पद्यते उत्पाद्यते वा तर्हि स्वयं तस्य प्रवृत्तिः प्राङ्मुखी एव भवति यतोहि सूर्यांशत्वात् सूर्यः अग्निः समानः एव सूर्यस्यैव भागः तर्हि अग्नि अहं प्राङ्मुखः उपविष्टः मम पुरतः अग्निः प्राङ्मुखः तर्हि किं जातम् अहं यत् विमुखो भवति अहम् अग्नेः विमुखो भवामि अग्नेः मुखे होमः न भवति अग्नेः पृष्ठो होमः भवति तन्न योग्यं तस्मात् अग्नेः अभिमुखीकरणम् आवश्यकम् यथा भक्ताः भगवन्तम् अभिमुखीकुर्वन्ति पूर्वीताभिमुखान् देवान् भूत्यै सुकृतकर्मण तर्हि अत्र अभिमुखीकरणाय अयं मन्त्रः एष हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उगर्भे अन्धः स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः अयं मन्त्रः अनेन मन्त्रेण अग्निं प्रार्थयति अभिमुखो अग्ने अग्ने शाण्डिल्यगोत्र मेषध्वज प्राङ्मुख देव ममाभिसम्मुखो वरदो भव यथोक्तजिह्वया हविर्ग्रहाण अग्नेः सप्तजिह्वाः इति सप्तहस्ताः इति अत्र अस्ति अत्र सप्तजिह्वाः किञ्च सप्तजिह्वानां नामानि एषु श्लोकेषु नास्ति न सन्ति सप्तजिह्वानां नामानि छान्दोग्ये छान्दोग्ये पुनः प्रश्नोपनिषदि वा केनोपनिषदि वा तत्रापि सन्ति खली कराली गोब्राजि एवं सप्तजिह्वाः अस्तु अग्नेः अभिमुखीकरणं तदर्थं काचन क्रियां कुर्वन्ति अस्य अक्षतोदकं पुष्पाक्षतोदकं स्वीकृत्य पूर्वभागे कृत्वा अनन्तरं मनसः प्राङ्मुखाग्ने ममाभिसम्मुखो वरदो भव एव अत्र अयं विशेषः आदौ अभ्युक्षणार्थं यत् तोयं स्वीकृतं तद् अभ्युक्षणतोयपात्रं प्राङ्मुखे प्राच्यां वा उदीच्यां वा स्थापयेत् किमस्ति तद्वाक्यम् अथावोक्षणतोयशेषम् उत्तरतः पूर्वतो वा उत्तरतः अस्मिन् भागे अथवा पूर्वतो वा पूर्वतो वा उत्सिञ्चेत् उत्सिञ्चेत् अभिमुखीकरणार्थम् इति उक्तवती तद् केचन उत्सिञ्चनं नेच्छन्ति केचन प्रयोगकाराः तत्पात्रं तथैव स्थापनीयमिति वदन्ति आसमाप्तेः तावदेव तत्पात्रं स्थापयन्ति अत्र न स्थापयन्ति कुतः अत्र पुनः अन्यानि पात्राणि आगच्छन्ति इति अत्र तु ब्रह्मासनं भवति दक्षिणे ब्रह्मासनं भवति उत्तरे पात्राणि भवन्ति अत्र तु आज्यं श्रुश्रुवौ भवतः इति कारणेन इदं पूर्वे स्थापयन्ति अस्तु अथान्यदुदकं पात्रस्थं तत्रैवापदध्यात् अग्रे अन्यदुदकं गृहीतव्यम् इति अग्रे सूत्रं प्रदक्षिणं पुरस्ताद् उदवोपक्रमः तथापवर्गः प्रागग्रैर्दर्भैरग्निं परिस्तृणाति अत्यन्तं संक्षेपः अस्ति किमपि नास्ति ततः परं परिषेचनं परिस्तरणं पर्युक्षणं ततः पात्रसाधनं ब्रह्मासनम् एतत् सर्वं कल्पनीयं भवति सूत्रकारः नोक्तवन्तः ब्रह्मा भवतु इति कुत्रचित् ब्रह्मणः सङ्केतं दर्शयन्ति किञ्च तस्य कदा आह्वानं स सः कुत्र उपविशेत् कथम् उपविशेत् कीदृशो ब्रह्मः भवेत् तत्सर्वम् अन्यतः ज्ञातव्यं भवति. तर्हि अत्र मध्ये कश्चन विशेषः अन्यसूत्रकाराः वदन्ति आपस्तम्भः नोक्तवान् अन्वाधानमिति. श्रौते तु अन्वाधानं भवत्येव. अन्वाधानं नाम अन्वाधानं नाम यम होमं चिकीर्षन् वयम् उपविष्टाः तस्य होमस्य देवतोद्देशपूर्वकं संकीर्त यथा नामसङ्कीर्तनमुद्देशः उद्देशलक्षणपरीक्षया परीक्षेदिति तर्कसङ्ग्रहः दीपिकायामस्ति खलु. नामसङ्कीर्तनमुद्देशः तद्वदत्रापि देवतोद्देशपूर्वकं सङ्कल्पः अन्वादः तस्य रूपम् एवं भवति समिद्वयमादाय समिद्वयमादाय तत् एवम् उपविशति. अस्तु क्रियमाणे विष्णुहोमे देवतापरिग्रहार्थम् अन्वाधानं करिष्ये. देवतापरिग्रहार्थं नाम काः देवताः अस्माभिः हूयन्ते इति मनसि कृत्वा ताः देवताः अस्माभिः इदानीं वक्तव्याः येन ताः देवताः ओहो एषः अस्मान् अस्मभ्यं हव्यं दातुं सिद्धः अस्माभिः तत्र गन्तव्यम् इदानीं सिद्धाः भवन्तु. यदा आगच्छे इति वदेत् तदा गच्छामः. तावद्वर्तुं सिद्धाः देवतापरिग्रहार्थम् अन्वाधानं करिष्ये. अस्मिन् अन्वाहिते यज्ञौ जातवेदसम् अग्निम् इध्मेन तात्र कः का देवता केन द्रव्येण को मन्त्रः का सङ्ख्या तस्य कीर्तनं कर्तव्यम्. अस्तु यथा निर्दिष्टं किञ्चित् भवति आदौ यतोहि यत् सर्वेषु यज्ञेषु नियतमस्ति तत्तु निर्दिष्टं भवति. जातवेदसम् अग्निम् इदिमेन इदिमहोम अवश्यं भवत्येव. प्रजापतिं प्रजापतिञ्च आघारदेवतया येन आघारहोमः इति कश्चन चक्षुषहोमः इति कश्चन तत्तु नियतम् इति कारणेन तद्विषये वक्तव्यमेव. तत्र प्रजापतिर्देवता तस्मात् प्रजापतिं प्रजापतिञ्च आघारदेवतया आज्येन अग्निशोमो चक्षुषी आज्येन. चक्षुषीहोमे अग्निः सोमः द्वे देवते तस्मात् अग्निशोमो चक्षुषी आज्येन एतावत्पर्यन्तं नियतं भवति. ततः परम् अत्र प्रधानम् इति पुरुषसूक्तो होमः चिकीर्षति. तर्हि पुरुषम् अथवा नारायणम् अथवा वासुदेवं यद्मनसि अस्ति तदुक्त्वा नारायणं पुरुषसूक्तेन प्रतिमन्त्रेण केन द्रव्येण भवान् होमं कर्तुं चिकीर्षति पायसेन वा आज्येन वा समेद्भिर्वा तिलैर्वा चरुणा वा पुष्पैर्वा फलैर्वा तद् आदौ एव निर्णयः भवेत् निर्णीतं भवेत् तदिदानीं वक्तव्यम्. तर्हि पुरुषं पुरुषसूक्तस्य प्रतिमन्त्रेण समित् चरु यव आज्य चतुर्भिर्द्रव्यैः अथवा पञ्चद्रव्यैः षड्द्रव्यैः यदस्ति तत् कियद्वारम् अष्टोत्तरशतवारं सहस्रवारम् अथवा पुरुषसूक्तस्य षोडशवारं यत् मनसि चिन्त्यते तद् वक्तव्यम् एव उक्त्वा शतवारं नाम शतवारं पुरुषसूक्तं वदिष्यामि इति मनसि यः सङ्कल्पः यः मनसि सङ्कल्पः सङ्कल्पस्तु केनचित् कल्पेन भवति मनसिकल्पः भवति कामनानुसारेण वा विद्यनुसारेण वा प्रसङ्ग नित्यनैमित्तिकप्रसङ्गानुसारेण वा तदनुगुणं वक्तव्यं तन्नाम अन्वादः यक्षे पुरुषं नारायणं एभिर्द्रव्यैः एभिर्मन्त्रैः एतावता सङ्ख्यया यक्षी प्रधानहोमानाम् अनेकत्वे ये ये होमाः चिन्तिताः तेषां सर्वेषां विषये वक्तव्यमेव देवतापरिग्रहार्थम् उद्देश्यप्रकारेण पुनः अन्ते शेषेण स्विष्टकृतम् अग्निं विद्मसन्नहनेन रुद्रम् अयासमग्निं देवान् विष्णुम् अग्निं वायुसूर्यं प्रजापतिञ्चेता प्रायश्चित्तदेवता आज्येन ज्ञाता ज्ञातदोषनिवरणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान् देवान् संस्रावेण ये ये होमाः अन्तपर्यन्तं क्रियमाणाः करिष्यमाणाः तेषां सर्वेषाम् अत्र कीर्तनम् एवं साङ्गोपाङ्गेन कर्मणा सद्यो यक्ष्ये साङ्गोपाङ्गेन कर्मणा सद्यो यदि अद्य श्वः परश्वः एवं दिनत्रयं दिनचतुष्टयं यज्ञः भवति तर्हि तत्सर्वं वक्तव्यं तावदपि ज्वलन्नेव भवति वा भवेत् तावत् तावत्याः समिधाः तत्र क्षेपणीयाः पुनः तदर्थमेव कश्चन अन्यः ऋत्विक् भवति सः मध्ये मध्ये समित्प्रक्षेपणं करोति तत्र यदि ऋग्वेदसंहिता होमः भवति तत्र अन्वाधानं घण्टापर्यन्तं चलति प्रथमाध्यायमारभ्य सकल सर्वस्याः संहितायाः मन्त्राणां क्रमशः वक्तव्यं तत्र एकद्रव्यत्वे घण्टा भवति यदि द्रव्याणि भिन्नानि पुनः तत्र सङ्ख्या मध्ये मध्ये यदि भिद्यते तर्हि ततोपि अधिकः समयः अन्वाधाने एव भवति एवं साङ्गोपाङ्गेन कर्मणा सद्यो यक्षे एवम् अन्वाधानं कृत्वा समस्तव्याहृतीनां परमेष्ठी प्रजापतिः प्रजापतिर्बृहति अन्वाधानसमिधोमेव नियोगः ॐ भूर्भुः स्वस्वाहा प्रजापतय इदं नमः ततः परम् इधमा बर्हिषोश्च सन्नहनं तत्र होमार्थम् इधमा आवश्यकी भवति इधमः इति पात्रविशेषः तत्र इधमः नाम पञ्चदशसमिधः पञ्चदशसमिधो इधमा भवति यतोहि दर्शेष्टौ सामिधेन्यः पञ्चदश सन्ति सामिधेन्यो नाम सामिधेनि यैः मन्त्रैः अग्नेः समिन्धनं क्रियते समिन्धनम् ताः सामिधिनी तेषां सङ्ख्या पञ्चदश अस्ति तस्मात् समिधः पञ्चदश भवेत् मन्त्राः तत्र पञ्चदश पठ्यन्ते तस्मात् समिधानां पञ्चदश तत्र वाजपेयादि यागेषु संविधान सङ्ख्या अपि वर्धते सप्तदश वा एकविंशो वा पञ्चविंशति वा तत्र महाव्रतस्य पञ्चविंशतिं सामिधेन्यः महाव्रतः महाव्रतम् इति कश्चन यज्ञः तत्र पञ्चदशसामिधेन्यः भवति तर्हि पञ्चदश समिधाः भवति तत्र आपस्तम्भप्रयोगे कश्चन विशेषो भवति केवलं पञ्चदशसमिद्भिः इध्मबन्धनं न भवति पञ्चदशसमिधः द्वे आघारसमिधे तिस्रः परिधयः तर्हि पञ्चदश द्वे सप्तदश त्रयः विंशति विंशतिदारूणां दर्भैः तत्र इध्मबन्धनार्थं रज्जुनिर्माणं कर्तव्यं भवति आदौ तत्र षट्त्रिंशद्दर्भैः निर्मितः कश्चन रज्जुः इध्मबन्धनार्थम् उपयोक्तव्यः षट्त्रिंशद्दर्भैः तस्य निर्माणं कथं तस्य बन्धनं कथम् एते सर्वेपि विषयाः सूक्ष्मतया अवगन्तव्याः भवन्ति तत्र कदाचित् दर्शितुमपि शक्यते किञ्चित् इदानीं तावन्तः दर्भाः न सन्ति एवं तत्र बन्धनस्यापि मन्त्रः अस्ति श्रौते स्मार्ते तु आमन्त्रकमेव बन्धनं कुर्वन्ति एवं इर्मबन्धनं भवति ततः परं परिषेचन प्रश्नः गर्भसन्दर्भे पवित्रं धरन्ति खलु तत् किं निमित्तं हस्तं शुद्धमस्ति इति ज्ञापयितुं भवति खलु अन्यत्र गच्छामश्चेत् तद् निष्कास्य कर्णे स्थापयित्वा गन्तव्यं पुनः आगत्य आचम्य तत् पवित्रसृष्ट्यै सृष्ट्यै दर्भद्वयस्यैव उपयोगः करणीयः तद्देवं बद्ध्वा तत्रापि अनेके विशेषाः सन्ति तत्र ग्रन्थीनामपि विशेषाः सन्ति देवग्रन्थिः पितृग्रन्थिः ब्रह्मग्रन्थिः रुद्रग्रन्थिः एवं किञ्च सामान्यतया पवित्रं वै दर्भाः तस्मात् केचन ग्रन्थिम् अकृत्वा एव धरन्ति केवलम् एवं कुर्वन्ति अग्रे न पृष्टभागे हलो पवित्रं वै दर्भाः तावदेव अस्तु तत् गच्छन्ति इति ग्रन्थिं कृत्वा ग्रन्थीकरणेन किं भवति तिष्ठति ग्रन्थीकरणे अपि विशेषाः सन्ति तत्र केषुचन प्रयोगेषु द्वाभ्यां दर्भाभ्यां कुत्रचित् चतुर्भिः पञ्चभिः एवमपि विशेषाः सन्ति आदौ परिषेचनम् उपरि परिस्तरणं तदनन्तरं पर्युक्षणम् उपरि जलेन अनन्तरं पात्रासाधनं पात्रासाधनार्थम् आदौ अधः दर्भास्तरणं अस्तु तत्र केचन परिस्तरणानन्तरं झटिति अग्निर्जनम् इच्छन्ति केचन अग्न्यर्थनम् अनन्तरम् इच्छन्ति तत्र इदम् अग्न्यायतनम् अग्न्यायतनस्य कियद्दूरे परिस्तरणं भवेत् कियद्दूरे अग्न्यर्जनं भवेत् कियद्दूरे पात्राणि भवेयुः तद्विषये अपि ब्रह्म कियद्दूरे भवेत् तदपि अस्ति अग्न्यायतनादष्टाङ्गुले परिमिते देशे अग्निं समन्त्रम् अभ्यर्चयेत् इदम् अज्ञायतनम् इतः अष्टाङ्गुलदेशं त्यक्त्वा अष्टाङ्गुलं त्यक्त्वा अत्र अग्निम् अर्चयति प्रायः जनाः अत्रैव गन्धपुष्पाक्षताः समर्पयन्ति तन्न अष्टाङ्गुलपरिमिते देशे परिस्तरणात् बहिः भवेत् परिस्तरणं चतुरङ्गुलैः विहाय परिस्तृणीयात् एवमस्ति उत्तरे पात्रासाधनार्थं दर्भानाम् आसरणम् ते च दर्भाः तत्र सङ्ख्या नास्ति प्रागग्राहः भवेयुः तत्र तेषां दर्भाणामपि द्वेधा यदि आस्तरणं क्रियते तर्हि उत्तमं यतोहि द्वन्द्वन्यञ्चि पात्राणि निदधाति अत्र अस्ति नाम षट् पात्राणि वा भवन्तु अष्टौ पात्राणि वा भवन्तु दश वा पात्राणि भवन्तु एकमेकमेकम् एवं कर्तुं शक्यते एकमेकमेकम् एवं कर्तुं शक्यते एकमेकमेकम् एवं कर्तुं शक्यते वर्तुलानि अपि कर्तुं शक्यते तर्हि कथं पात्राणि स्थापनीयानि तर्हि द्वन्द्वन्यञ्चि पात्राणि स्थापयति तर्हि पात्रद्वन्द्वं क्रमेण भवेत् तानि न्यञ्च न्यञ्चं न्यञ्चं नाम एवम् अस्तु अत्र अस्ति वाक्यं विषये द्वन्द्वन्यञ्चि पात्राणि निदधाति ञञ्जि इत्यस्य तात्पर्यम् अधोमुखानि तर्हि इदानीं तु मम सकाशे त्रीणि एव पात्राणि सन्ति तर्हि एकस्यां पङ्क्तौ द्वे एव पात्रं पुनः अग्रे पात्रद्वे पुनः अग्रे पात्रद्वयं पुनः अग्रे पात्रद्वयम् एवं तेषामपि क्रमः इतः इदम् अस्तु तानि सर्वाणि अधोमुखानि न्यग्बिलानि भवेयुः अत्र पात्रासाधनार्थं दर्भासनं तत्रैव अत्र ब्रह्मासनार्थम् इदं ब्रह्मासनम् अग्नेः दक्षिणतः तत्र ब्रह्मासनार्थं दर्भानाम् आचरणं कृत्वा अनन्तरं तत्र पात्राणि निदधाति तत्र चतुस्थाली प्रोक्षण्यो इदं चिरस्थाली इति चिन्तयतु प्रोक्षणे पात्रम् अत्र भवति येन पात्रस्थजलेन अग्रे यत्र यत्र प्रोक्षणं सूचितं तत्र तत्र तद्गतं जलम् उपयुज्य प्रोक्षणं कर्तव्यं तदर्थं प्रोक्षणी पात्रं तस्य पात्रस्य स्थापनं तदपि ईदृशमेव काष्ठमयं भवति अथवा तैजसं वा चरुस्थाले प्रोक्षणे अनन्तरं दर्वी श्रुवो दर्वी श्रुवो ततः परं प्रणीता आज्यपात्रं प्रोक्षणीपात्रे जलं न स्यात् आदौ एवं भवेत् अग्रे प्रथमम् एवं स्थापनम् उपरि इदमा बर्हिषि च इदम् इदमा उक्तं खलु विंशति तत्र समिधः पञ्चदश द्वे आघारसमि समिधे तिस्रः परिधयः तर्हि परिधिः अज्ञायतनपर्याप्तः भवेत् तत्र प्रमाणम् अज्ञायतनं हस्तमस्ति तर्हि हस्तापेक्षया अधिकः दीर्घः भवेत् परिधिः परिधिः लघुः भवितुं नार्हति तत्रापि वचनमस्ति समिधित्युक्तौ प्रादेशमात्रम् इदमा इत्युक्तौ द्विप्रादेशः अयं प्रादेशः इयं समित् एतावत् समित् इदम इत्युक्तौ द्विप्रादेशः एतावत् दीर्घं भवेत् परिधिः इत्युक्तौ अस्य प्रमाणानुसारेण भवेत् यतोहि परिधीनामपि योजनं भवति तिस्रः परिधयः परस्परं संश्लिष्टाः भवेयुः तेषाम् आसादनम् अग्रे आगच्छति एव तेषां सर्वेषां बन्धनं कृत्वा तत्र स्थापनीयम् अनन्तरम् अन्तिमं भवति बर्हिः बर्हिः इत्युक्तौ दर्भमुष्टिः ये दर्भाः अग्रे गत्वा आज्यपात्रस्थापनाय अत्र उपयुज्यन्ते होमार्थम् आज्यं स्वीकर्तव्यम् आज्यपात्रम् अधः न स्थापनीयं तस्य अधः दर्भाः भवेयुः तेषां दर्भाणामपि आदौ मुष्टिं कृत्वा अत्र स्थापनीयं भवति अस्तु एवं पात्रासाधनं जातं ततः पर एतत् किम् उपकल्प्य सम्यक् उपकल्प्य समुपकल्प्य अनन्तरम् अग्रे आरम्भः तर्हि याज्ञिकाः किं कुर्वन्ति आदौ समयः भवति चेत् आदौ एव सर्वं सिद्धं कृत्वा सिद्धे मन्त्राः प्रयोक्तव्याः इति मन्त्रैः अनन्तरं क्रियाः कुर्वन्ति किञ्च एतत् सर्वम् आदौ एव सिद्धं कृत्वा स्थापयन्ति तद् युक्तमपि योग्यमपि तर्हि तेषां क्रमः एव ञञ्च अधोबिलानि पात्राणि स्थापनीयानि ततः परं तत्र पात्रसंस्कारः तत्र आदौ प्रोक्षणीसंस्कारः तर्हि किं कथं भवति तत्र वाक्यानि सन्ति वाक्यानि वदामि तेन भवान् जानीयात् तदेकं पात्रं स्वीकरोतु हा स्वीकरोतु दर्शनाय इदं प्रोक्षणीपात्रम् उत्तरतस्य दक्षिणतो ब्रह्मासनार्थम् उत्तरतस्य पात्रासाधनार्थं काञ्चित् प्रागग्रान्तर्भानास्तनीयात् पर्युक्षणं त्रिः पवित्रीकरणं पात्रासाधनं ततः परम् उत्तरास्तीर्णेषु दर्भेषु दक्षिणसव्यपाणिभ्यां क्रमेण चतुस्थाली प्रोक्षण्य उदर्वीश्रुवो प्रणीता आद्यपात्रे यमाभरणीचे इति द्वे द्वे उदकपवर्गम् प्राक् संसंयुज्यान्यासादयेत् ततः प्रोक्षणे पात्रमुत्थानं कृत्वा अस्य पात्रस्य उत्थानीकरणम् एवं शक्यम् एवं शक्यम् एवं शक्यम् एवमपि शक्यं तत्रापि विचारः अस्ति एवमेव उत्थानं कृत्वा अस्तु प्रोक्षणे पात्रमुत्थानं कृत्वा तत्रानन्तरगर्भितसाग्रसमस्फूलप्रादेशमात्रे कुशद्वयरूपे पवित्रे निधाय दर्भद्वयात्मकं पवित्रं तस्योपरि स्थापनीयं लोदरूपे ते कीदृशाः तौ कीदृशौ तत्र कश्चन विशेषः केऽपि न आचरन्ति यतोहि नित्यदर्भग्रहणं नास्ति सर्वेपि शुष्कदर्भाः ದರ್ಭಾಣಾಮೇವ ನ್ಯೂನತ್ವ ಪೂರ್ವಂದು ನಿತ್ಯ ದರ್ಭಾಹರಣಂ ಭವತಿ ಸ್ಮ. ತಸ್ಮಾತ್ ರಘುವಂಶೆ ತತ್ರ ವಯಂ ಪಶ್ಯಾಮಃ ಕುಶಾಹರಣಾರ್ಥಂ ಗತಃ ಸಮಿದಹರಣಾರ್ಥಂ ಆಹರಣಾರ್ಥಂ ಗತಃ ಇತಿ. ತತ್ ಬ್ರಹ್ಮಚಾರಿಣಃ ಕಾರ್ಯಾಣಿ ಭವಂತಿ ಸ್ಮ. ಅಸ್ತು. ಅನಂತರಗರ್ಭೌ ಶಾಗ್ರೌ ಸಮೌ ಸ್ಥೂಲೌ ಎವ ದರ್ಭೌ ಭವೇತ. ತರ್ಹಿ ಪ್ರಾದೇಶ ಮಾತ್ರ ಶುದ್ಧಾಭಿರದ್ಭಿಃ ಪೂರಯಿತ್ವಾ ಅಸ್ಮತ್ ಸಕಾಶೆ ಕಥಂ ವಾ ಕಲಶಃ ಭವತಿ ಆಚಮನ ಮಾತ್ರಂ ಭವತಿ. ತತ್ರ ಕಲಶೆ ಶುದ್ಧಂ ಜಲಂ ಭವತಿ ತೇನ ಶುದ್ಧೇನ ಜಲೇನ ತತ್ ಪಾತ್ರಂ ಪೂರಯಿತ್ವಾ ಗಂಧಪುಷ್ಪಾಕ್ಷತಾಂ ನಿಕ್ಷಿಪ್ಯ ತಸ್ಮಿನ್ ಪ್ರೋಕ್ಷಣೆ ಪಾತ್ರೆ ಗಂಧಂ ಪುಷ್ಪ. ಅನಂತರಂ ತಸ್ಯ ಸಂಸ್ಕಾರ ಜಲಸ್ಯ ಸಂಸ್ಕಾರ ಕಥಂ ಭವತಿ ಉತ್ಪವನೇನ ಸಂಸ್ಕಾರೋ ಭವತಿ. ತರ್ಹಿ ಅಗ್ರೆ ಕಿಂ ಕರ್ತವ್ಯಂ ಭವತಿ ಪುಷ್ಪಾಕ್ಷತಾನ್ ನಿಕ್ಷಿಪ್ಯ ಹಸ್ತಯೋಃ ಅಂಗುಷ್ಠೋಪಕನಿಷ್ಠಿಕಾಭ್ಯಾಂ ಹಸ್ತಯೋಃ ಉತ್ತಾನಾಭ್ಯಾಂ ಪಾಣಿಭ್ಯಾಂ ವಾಕ್ಯಂ ಸ್ಪಷ್ಟಂ ಭವತಿ. ಹಸ್ತಯೋಃ ಅಂಗುಷ್ಠೋಪಕನಿಷ್ಠಿಕಾಭ್ಯಾಂ ಉತ್ತಾನಾಭ್ಯಾಂ ಪಾಣಿಭ್ಯಾಂ ಉದಗಗ್ರೆ ಪೃಥಕ್ ಪವಿತ್ರೆ ಏವಂ ನ ಪೃಥಕ್ ಪವಿತ್ರೆ ತಸ್ಮಾತ್ ಮಜಾ ಏವಂ ಸ್ವೀಕೃತ. ಪರಸ್ಪರಂ ದ್ವಯೋಃ ಸಂಸರ್ಗ ನ ಭವೇತ್. ಪೃಥಕ್ ಪವಿತ್ರೆ ಗೃಹೀತ್ವಾ ತೇನ ಇವ ವಾಕ್ಯ ಕಿಂವಾಕ್ಯಂ ಭೋ ಹಾಂ ಹಸ್ತಯೋರಂಗುಷ್ಠೋಪಕನಿಷ್ಠಿಕಾಭ್ಯಾಂ ಉತ್ಥಾನಾಭ್ಯಾಂ ಪಾಣಿಭ್ಯಾಂ ಉದಗಗ್ರೆ ಪೃಥಕ್ ಪವಿತ್ರೆ ಗೃಹೀತ್ವಾ ಅಪಸ್ತ್ರಿವೃತ್ಪೂಯ ತ್ರಿಹಿ ಉತ್ಪೂಯ ಉತ್ಪವನ. ತತ್ರ ಜಲಮಸ್ತಿ ಜಲಮಸ್ತಿ ಜಲಂ ಏವಂ ಉಪರಿ ಕೃತವ್ಯಂ ತೇನ ಉತ್ಪವನೇನ ಜಲಸ್ಯ ಸಂಸ್ಕಾರ ಜಲಸ್ಯ ಶುದ್ಧಿ. ಶ್ರೌತೆ ಉತ್ಪವನೆ ಮಂತ್ರ ಅಸ್ತಿ ಅತ್ರ ಮಂತ್ರೋ ನಾಸ್ತಿ. ಅತ್ರ ಪ್ರಣೀತ ಜಲಸ್ಯ ಉತ್ಪವನೆ ಪ್ರಣೀತಾಯಾಹ ತು ಉತ್ಪವನಂ ಭವತಿ ಆದ್ಯಸ್ಯ ಉತ್ಪವನೆ ತು ಮಂತ್ರಃ ಭವತಿ. ಆಗಚ್ಛತು ಆಗಚ್ಛತು ಭವಾನ್ ಯಾಜ್ಞಿಕಃ ಇತಿ ಕಾರಣೇನ ಆಹುತಃ ಭವಾನ್ ಆಹುತೋ. ಏಷ ಕನ್ನಡ ಭಾಷಾಂ ಜಾನಾತಿ ಮನವಿ ಉದಕಂಠಂತೋ ಆಗತವ అసలు చెప్తున్నాను అయితే ఆపస్సులు చెప్పాలంటే మీరే చెప్పాలి కదా. త్రిరుక్కుయ అనంతరం ఏతౌ దర్భు గ్రంథిం కృత్వా తత్రైవ స్థాపనీయం ఎతో ప్రోక్షణార్థం తేషాం ఉపయోగ. అనంతరం పాత్రాణ్యుత్నాన్ని కృత్వా సర్వాణి పాత్రాన్ని ఉత్నాన్ని కృత్వా త్ర కేచన ಅಭಿಪ್ರಾಯಂತಿ ಏವಂ ಭವಂತು ಇದೆ ಅಗ್ನಿ ಅತ್ರ ಅಸ್ತಿ ಇದೆ ಬ್ರಹ್ಮ ಅತ್ರ ಅಸ್ತಿ ಇದೆ ಅಗ್ನಿಭಿಮುಖಾನಿ ಇದೆ ಕೇಚನ ವದಂತಿ ಏವಮೇವ ಭವತು ಇದೆ. ಪಾತ್ರಾಣ್ಯುತ್ಥಾನಾನಿ ಕೃತ್ವಾ ಮೃದುಕ ಪ್ರವಣ ಉತ್ಥಾನ ಹಾಂ ವಾಕ್ಯ ವಿಶೇಷ ಮೃದಕ್ ಪ್ರವಣಾನಿ ಉತ್ಥಾನಾನಿ ಕೃತ ಪಾತ್ರಾಣ್ಯುತ್ಥಾನಾನಿ ಕೃತ್ವಾ ಇದ್ಮಂಚ ವಿಸ್ರಸ್ಯ ತತ್ರ ಇದ್ಮ ಅಸ್ತಿ ತಸ್ಯ ಬಂಧನಂ ಕೃತಮಸ್ತಿ ತದ್ ಗ್ರಂಥಿ ಛೇದನ ಗ್ರಂಥಿ ಛೇದನ ವಿಶ್ರಂಸನ ಗ್ರಂಥೇ ವಿಶ್ರಂಸನ ಅಗ್ರಂಥಿಕ ಭವೇತ್. ಅನಂತರಂ ಸರ್ವಾಣಿ ಪಾತ್ರಾಣಿ ತ್ರಿ ಪ್ರೋಕ್ಷೇತ್ ಪ್ರೋಕ್ಷಣೀಗತ ಜಲೇನ ತತ್ರ ವಿದ್ಯಮಾನಾಭ್ಯಾಂ ದರ್ಭಾಭ್ಯಾಂ ಏವಂ ಹಸ್ತೆ ಜಲಂ ಸ್ವೀಕೃತ್ಯ ಸರ್ವಾಣಿ ಪಾತ್ರ ದರ್ಭೋ ಹಸ್ತೆ ಸ್ವೀಕೃತ್ಯ ಪ್ರೋಕ್ಷಣೀಗತ ಜಲಂ ಏವಂ ಸ್ವೀಕೃತ್ಯ ಸರ್ವಾಣಿ ಪಾತ್ರಾಣಿ ತ್ರಿಪ್ರೋಕ್ಷೆ ಕ್ರಮಶಃ. ತತ್ರ ಕಶ್ಚನ ಪುನಃ ಅಗ್ರೆ ವಿಶೇಷ ವದಂತಿ ತಾ ಆಪ ಕಿಂಚಿತ್ ಕಮಂಡಲೋ ಕ್ಷಿಪೇದಿತ್ಯೇಕೆ ಅಸ್ಮಾಕಂ ಸಾಮಾನ್ಯ ಉಪಯೋಗಾರ್ಥಂ ಯತ್ ಜಲಪಾತ್ರಮಸ್ತಿ ತಸ್ಮಿನ್ ಪಾತ್ರೆ ಅಪಿ ಪುನಃ ಕಿಂಚಿತ್ ಇತಃ ಜಲಂ आनयन्तु यतो हि तेन इदं तत्रैव संस्कृतमिदं जलं तेन जलेन सर्वोऽपि कलशः संस्कृतो भवेत् इति. अनन्तरं याज्ञिकाः एवं कुर्वन्ति, प्रोक्षणीपात्रम् अत्र न स्थापयन्ति, इतः इतः स्वीकृत्य तदुपरि दर्भैः सह दर्भाभ्यां सह एवम् आनाय अत्र स्थापयन्ति. अत्र अधः दर्भान् पृथक् दर्भान् परिस्तरणोपरि न पृथक् दर्भान् अधः संस्थाप्य तेषु पात्रं संस्थाप्य तद् यतोहि प्रोक्षणं दक्षिणेन हस्तेन क्रियते, दक्षिणहस्तः अत्र अस्ति, अत्र यदि पात्रं भवति तर्हि प्रति समयं कर्तव्यं भवति. तस्मात् कर्म सौकर्याय अयं याज्ञिकानां विशेषः. सूत्रकाराः एतत् सर्वं न निर्दिशन्ति, तेषां तु तत्र प्रयोजनमपि न भवति अत्र स्थापितम्. अनन्तरं पूर्णपात्रं गृहीतं, अनन्तरं पूर्णपात्रम् अत्र पूर्णपात्रं पुनः एतदेव पूर्णपात्रं प्रणीता इति अत्र अत्र एकं पात्रं भवति खलु, अत्र एकं पात्रं भवति, अत्र राज्यस्थाली भवति, अस्तु तत् पूर्णपात्रम् अस्तु, तस्य प्रणीतापात्रम् इति पूर्णपात्रम् इति संज्ञाद्वयम् అంటే ఇది మీరు ఇప్పుడు ఆపస్తంభంగా చెప్తున్నారు ఆయనకి కొద్దిగానే తేడా వస్తుంది పెద్ద తేడా అన్నప్పుడు ఇది సరే అస్య సంస్కార సమాప్త అత్ర భవతి యదా యదా ప్రోక్షణం భవతి తదా కరోతి ఇదానీం ఇదం పాత్రమేవ ప్రణీత పాత్రం ఇది అత్ర ప్రణీత अस्तु अस्तु अस्तु अवगतम् पुनः प्रणीतापात्रमग्नेः प्रत्यङ् निधाय अस्तु तत्र प्रागग्रे पवित्रे निधाय अस्तु प्रागग्रे तत्र तु उदगग्रे आसीत् अत्र प्रागग्रे तत्र प्रागग्रे पवित्रे निधाय उत्पूताभिरद्भिस्तत्पात्रं पूरयित्वा यत्पूर्वम् उत्पूतं जलमस्ति प्रोक्षणीपात्रे तेन तज्जलेन अस्य पात्रस्य पूरणं भवेत्. तर्हि तेन पात्रेण अस्य पूरणं भवति चेत् तत्र पुनः जलं न भवति इति कारणेन किं कुर्मः, कमण्डलौ तज्जलं क्षिप्त्वा कमण्डलजलेन अस्य पूरणं कुर्मः. पुनः गन्धपुष्पाक्षतान् निक्षिप्य एतावत् भवति तदानीमेव ब्रह्मवर्णं भवति. एतावदत्र कृत्वा प्रणीतापात्रमग्नेः प्रत्यञ्जनाय ब्रह्मवर्णम् अस्मिन् कर्मणि त्वं ब्रह्म भव इति दर्भमुष्ट्या तं स्पृशति. भारद्वाजगोत्रं श्रीनिवासशर्माणं ब्राह्मणम् अस्मिन् कर्मणि ब्रह्माणं द्वामहं वृणे त्वं ब्रह्म भव ब्रह्मवर्णं भवति. एवं ब्रह्मवर्णं यदि सः नास्ति चेत् नास्ति चेत् अत्रैव दर्भः तत्र दर्भमुष्टिरूपः ब्रह्म पञ्चाशतो भवेत् ब्रह्म तदर्थेन तु विष्टरः इति मधुपर्कप्रकरणे अस्ति. यदि दर्भमयो ब्रह्म भवेत् तर्हि पञ्चाशद्दर्भ निर्मितः भवेत्, सः अपि वत्सजानुसदृशः भवेत्, गोवत्सजानुसदृशः पञ्चाशद्भिर्दर्भैर्निर्मितः कुशब्रह्म भवेत्. किञ्चित् तथा न कुर्वन्ति, केवलं द्वाभ्यां दर्भाभ्यां स्थापयन्ति. अस्तु, एतत्तु ब्रह्मणः आसन् त्रिषु दर्भेषु ब्रह्माणम् उपवेश्य किञ्च तत्तु आसनं भवति. तत्र त्रिषु दर्भेषु इति संख्या वस्तुतः अनावश्यकी, वस्तुतः ब्रह्मणे आसनं दद्यात् देयं त्रिभिर्दर्भैः आसनं. तत्र त्रित्वे बहुत्वसिद्धिः न्यूनात्न्यूनं, यतोहि तृणानि भूमिरोदकं चतुर्थी वाक्यसु नृता एतान्यपि शताङ्गेः नोत्सद्यन्ते कदाचन इति धर्मः. तस्मात् त्रित्वे बहुत्वसिद्धिः सामान्यसङ्ख्या सा तद् तत्र त्रीण्येव इत्यर्थेन पञ्चाशदपि स्यात् स्युः तर्हि ब्रह्मवर्णानन्तरं ब्रह्मवर्णम् ईशान्यामेव भवेत्, वर्णसमये ब्रह्म ईशान्याम् उत्तरे भवेत्, अनन्तरं सः ब्रह्म, तदनन्तरं ब्रह्मणः कर्म आरभते, ब्रह्म ततः परं प्राङ्मुखो भूत्वा आचमनं करोति, विधिवत् आचमनं करोति, पवित्रं धृत्वा धरति, अनन्तरं सः जलपात्रं दर्भमुष्टिं स्वीकृत्य अत्र आगच्छति, आगत्य अत्र स्थित्वा मन्त्रं पठति, मन्त्रपठनपूर्वकम् आसनार्थं विस्तृतासु विस्तृतेषु दर्भेषु विस्तृतेभ्यः दर्भेभ्यः एकं दर्भम् एवं स्वीकरोति, निरस्तः परावसुः अनेन मन्त्रेण तं दर्भं त्यजति, निरस्तः परावसुः तत्र मन्त्रः, निरस्तः परावसुः दर्भं त्यजति, अपौपस्पृश्य हस्तं रक्षादं कृत्वा अनन्तरं सः उपविशति दर्भोपरि, तेन किं मन्त्रः उच्यन्ते उपवेशनात् पूर्वं, हा इदमहमर्वावसो सदने सीदामि, अयं ब्रह्मोपवेशनमन्त्रः, इदम् अहम् अर्वावसोः सदने सीदामि इति मन्त्रमुक्त्वा उपविशति, उपविश्य अनन्तरं सः एवं भवेत्, मौनः भवेत्, एवं भवेत्, तत्र यदा ब्रह्मोपवेशनं भवति ततः परम् एषः अत्र कार्यम् आरभते, तदानीमेव ब्रह्म मनसि ब्रह्म जपति, तत्र कश्चन विशेषः मन्त्रः अस्ति, शाखाभेदेन मन्त्रः भिन्नः भवति, अस्माकं पाठे यः मन्त्रः बृहस्पतिर्ब्रह्मा ब्रह्मसदना शिष्यते स यज्ञं बाहि स यज्ञपतिं बाहि समां बाहि भूर्भुवस्वर्बृहस्पतिप्रसूतः, अयं मन्त्रः शाखाभेदेन मन्त्रभेदः भवति, एवं सः मन्त्रं जप्त्वा मनसि एव जपति, इदानीं केचन उच्चैः वदन्ति यतोहि ब्रह्मा मन्त्रं पठितवान् वा सः मन्त्रं जानाति वा, वस्तुतः ब्रह्मणः कार्यं मौनेनैव भवति, अस्तु अनन्तरम् एषः अत्र गन्धपुष्पान् निक्षिप्य गन्धपुष्पाक्षतान् निक्षिप्य मुखसममुद्धृत्य ब्रह्मन्नपः प्रणेष्यामि एवं स्थित्वा ब्रह्मन् अपः प्रणेष्यामि इति आज्ञां पृच्छति, तदानीं ब्रह्म वदेत् ॐ प्रणय, तत् उच्चैः वदेत् ब्रह्म ॐ प्रणय इति उच्चैः, अनन्तरं सः इदं पात्रम् अग्नेरुत्तरतः दर्भेषु निधाय साधयति, दर्भेषु साधयति, तदुपरि ये दर्भः द्वौ दर्भौ तौ दर्भौ स्वीकृत्य अन्यैः दर्भैः तस्य आच्छादनं करोति, तत्र अष्टभिः दर्भैः प्रणीतायाः आच्छादनम् इति विशेषः, तत्र अपरिमितैः दर्भैः इति सामान्यं, त्रयः वा अवश्यं भवेयुः बहुत्वात् बहुवचनत्वात्, एकेन दर्भेण द्वाभ्यां न, तर्हि इदानीं ततः स्वीकृतौ द्वौ दर्भौ कुत्र भवेताम्, तर्हि ते पवित्रे आज्यपात्रे गृह्य, अनन्तरम् एतावत् प्रणीतः संस्कारः, वस्तुतः लौकिके वयं यत् पश्यामः कलशं स्थापयन्ति कलशे देवतानाम् आवाहनं कुर्वन्ति पूजनं कुर्वन्ति, तत् अस्य वैदिकस्य कर्मणः आगमोक्तं लौकिकं रूपम्, यदा सः एवं मुखसममुदृत्य ब्रह्मन्नपः प्रणेष्यामि इति वदति, अनेन करणेनैव सर्वदेवतानाम् आवाहनं पूजनम् अस्मिन् पात्रे भवति, यतो हि आपो वै सर्वा देवताः, उत्पूतं जलमेव अत्र स्थापितम्, तत्र गन्धपुष्पाक्षतान् निक्षिप्य तद्देवतार्चनमेव, तदेव देवतार्चनम्, अनन्तरम् ओं प्रणय तेषां प्रतिष्ठापनम्, వయం తత్ర ధ్రువాదేవులు ధ్రువా పృథివీది ప్రతిష్టాపనం కురుమః సుప్రతిష్ఠితం అస్తు. అస్య లౌకికం రూపం తు, అస్య ఆగమోక్తం రూపం తు, ఇదం వైది శ్రౌత ఇతోపి విశేష్యం భవతి. స్మార్త శ్రౌతాపేక్షయ కించిత్ లఘు న్యూనం భవతి. అనంతరం ఆజ్య సంస్కార ఇదం ప్రణీత సంస్కార, ఆదౌ రుక్షిణీ సంస్కార, అనంతరం ప్రణీత సంస్కార, అనంతరం ఆజ్యపాత్ర సంస్కార, ఆజ్య సంస్కార. తర్హి ఆజ్యపాత్రం పునః స్వీకరోతి, ఆజ్యపాత్రం అత్ర భవతి వస్తుత. అత్ర ప్రణీత ఆజ్యపాత్ర, ఆజ్యపాత్ర సంస్కారే పునః ఆజ్యపాత్రం ఏం స్వీకృత్య సమీపే ఆనయతి, ఆత్మాభిముఖ సమీపే ఆనయతి, అత్ర త్యౌద్బోధర్భు తదుపరి స్థాపయత్వ. అతః దర్భస్య ఇదానీం న భవతి, ఇదానీం తు ఏవమేవ భవతి. ఆజ్యపాత్రం స్థాపయతి తస్మిన్ ఆజ్యమాసిచ్య. తత్ర కేచన కిం కుర్వంతి, కించిత్ ఆజ్యమాత్ర స్వీకృత్య అనంతరం పునః పునః పూరయంతి యావద్ ఆవశ్యకం. వస్తుతః పూర్ణాహుతి పర్యంతం యావద్ ఆజ్యం హోమార్థం ఆవశ్యకం తత్సర్వం మనసి కృత్వా తావతః ఆజ్యస్య కృతే యావదలం తావద్ విశాలం పాత్రం ఆజ్యపాత్రం భవేత్. అథవా భిన్నాని భిన్నాని వా ఆజ్యపాత్రాణి భవేయుః. అథవా ఏకం యద్ విశాలం ఆజ్యపాత్రమస్తి యతః అస్మిన్ పాత్రే స్వీ గృహ్ణాతి తత్ పాత్రమపి ఇదానీం అత్ర అత్ర స్థాపనీయం యతో హి సర్వస్యాపి ఆజ్యస్య సంస్కారః భవేత్ ఇతి కేచన వదంతి. కేచన వదంతి అత్ర కించిత్ ఆజ్యం అవశిష్టం భవతి ఖలు, తత్రైవ వయం అన్యం ఆజ్యం తేన తేన ఏవమపి కేచన వదంతి. అస్తు ఏమో విశేష తస్మిన్ ఆజ్యమాసిచ్య. అనంతరం కశ్చన విశేష సంస్కార భవతి అగ్నేర్ ఆజ్యస్య సంస్కార. తదర్థం కిం వదంతి, అగ్నేరుత్తరతస్థితాంగారాం తస్మన్ అసహ అగ్నేరుపరిసన్నా బహిర్నిరయ్య అత్రయ్య అంగారా సంతి అగ్ను తేషు కేచన అంగారా పాత్రేవా పృథగ్వా బహిః నిష్కాస్య తత్ర వాయవ్యాం తత్ర దిశా అపి నిర్దిష్ట అగ్నేః వాయవ్య దిశ నిష్కాస్య. తదుపరి ఆద్యపాత్రం స్థాపనీయం. కిమర్థం ఆద్యస్య విలీనీకరణార్థం. సర్పిర్ విలీనమాజ్యం స్యాత్ ఘనీభూతం ఘృతం భవేత్. యది విలి ఘనీభూతం భవతి తర్హి తస్య ఆద్య ఇది సముజ్ఞాన భవతి. యద్ విలీనం భవతి, విలీనం ఇది అవగతం యద్ జల ఇవ ద్రవత్ భవతి తద్ విలీనం యత్ర అస్మాకం ముఖం ద్రష్టుం శక్యతే తదర్థం. కించ వస్తుతః అస్మాభిః పూర్వమేవ విలీనం కృత్వా కించ సంస్కారార్థం విలీనమప్యాజ్యం అగ్నో అధిశ్రిత్య ఇది ప్రయోగకారాః వదంతి. విలీనమప్యాజ్యం అగ్నో అధిశ్రిత్య అధిశ్రయణానంతరం తత్ర సంస్కారః ఆజ్య సంస్కార. ఆజ్య సంస్కారే కిం వదంతి, జ్వలతా దర్భోల్ముఖేనావజ్వల్య దర్భోల్ముఖం తి స్వీకృత్య తత్ ప్రజ్వాల్య జ్వలతా దర్భోల్ముఖేన అవజ్వల్య ఉపరి దర్భ ఆజ్యస్య ఉపరి అవజ్వలనం దర్భ దర్భస్య దర్భోల్ముఖస్య అవజ్వలనం నామ నిర్జ్వాలనం నామ యథా అధః అగ్నిః అస్తి తద్వత్ ఉపరి అపి అగ్ని. అధః అధస్తన అగ్నినా అధోభాగే విద్యమానస్య ఘృతస్య విలీనత భవేత్ ఉపరితన న భవేత్ అధః ఉపరి అపి భవత్విది. ततः परं द्वितीयं कार्यं वदन्ति. द्वितीयं संस्कारकार्यं किं, संस्कारस्य द्वितीयो भागः दर्भाग्रद्वयम् अङ्गुष्ठपर्वमात्रम् एतावद्दीर्घं विशालं न, अङ्गुष्ठपर्वमात्रं दर्भ अग्रद्वयं पृथक्कृत्य तत्पृथक्करणं तत्र न नखेन छिन्द्यात् పాత్రాంతరేణ వా అథవా అస్త్రేణ వా శస్త్రేణ వా కించ నఖే తర్హి ఏవం కురువన్ అగ్రాణాం ఛేదనం ఇదానీ అహం న కరోమి ఏవం సాధు అవగతం చిత్వా ప్రోక్షణీ జలేన తస్య ప్రోక్షణం ప్రతపనం ప్రత్యస్య అయం ద్వితీయ ఆజ్య సంస్కార యతో హి పవిత్రం వైదర్భ తర్హి దర్భ ప్రక్షేపణేన స్వయం పూతస్యాజ్యస్యాపి పూత వైశిష్ట్యం పూత విశేష సిద్ధ్యతి ఏతావతాపి న ఆలం పునః ఇతోపి పూతత్వ సాధనాయ తృతీయ సంస్కార నామ సంస్కారస్య తృతీయో భాగ తత్ర కిం కుర్వంతి పునః యత్ చరు పాయసం తిలాహ యవాహ ఇత్యాది అన్యత్ కిమపి ద్రవ్యం స్యాచ్చేత్ తద్రవ్యమపి ఆజ్యేన సహ అత్ర పాత్రాంతరేషు ఏకం ఏకైకస్య ద్రవ్యస్య ఏకైకం పాత్రం భవేత్ సంస్థాప్య యత్ పూర్వోక్తం దర్భోల్ముఖమస్తి యేన అవజ్వలనం కృతం తేనైవ దర్భోల్ముఖేన పునః అవిర్ద్రవ్యై సహ ఆజ్యం త్రిపర్యగ్నికృత్వా పర్యగ్నికరణం త్రిపర్యగ్నికృత్వా అయం సంస్కారస్య అపరోభాగ తదుల్ముఖ నిరస్య అపస్పృష్ట్వా ఆజ్యపాత్రం భువికర్షన్నివ ఉదగుద్వాస్య అంగారాన్ అగ్నౌ ప్రాస్య తదేవ దర్భం దర్భం పూర్వం వాయువ్యాం వాయుక్షిప్తమాసీత్ కుత్రాపి భవతు ఆదౌ తు కుత్రాపి భవతు అనంతరం తు నిష్కాసనం కార్యసమాప్త్యనంతరం నిష్కాసనం తు నైరుత్య ఇదానీం పునః అంతిమో భాగః ఆజ్య సంస్కారస్య తత్ర తత్రైవ విద్యమానస్య ఆజ్యస్య ఉపరి పూర్వో యౌ ద్వౌ దర్భౌ స్థాపితౌ తాభ్యాం దర్భాభ్యాం యథా ప్రోక్షణీగత జలస్య ఉత్పవనం కృతం తద్వత్ ఆజ్యస్య ఉత్పవనం తత్ర ప్రోక్షణీ జలస్య ఉత్పవనే మంత్రః నాస్తి కించ ఆజ్యస్య ఉత్పవనే తు మంత్రః అస్తి సవి దృష్ట్వా హిరణ్యస్తూప సవితా ప్రోక్షణీక ఆజ్యస్య ఉత్పవనే వినియోగః ఓం సవి దృష్ట్వా ప్రసవోత్పనాన్ నిచ్ఛిద్రేణ పవిత్రేణ వసో సూర్యస్య రశ్మిభిః ప్రాగుత్పునాతి సకృన్ మంత్రేణ ద్విస్తూష్ణీం ఏవం తత్ర ఆపస్తంభ ఉత్పవనస్య విషయే అత్ర కిమపి సూత్రమస్తి వా పఠతు ఏకవారం ప్రయోగకారాస్తు అన్యథా కురువంతి అస్తు ఉత్తరే ఆపస్తంభ కిం ఉక్తవాన్ సూత్రం పవిత్రయో సంస్కార ఆయామత పరిమాణం ప్రేక్షణీ సంస్కార పాత్ర ప్రోక్ష ఇది దర్శ పూర్ణమాసవ తూష్ణీ నాస్తి కిమపి ఏతత్ సర్వం ఉత తత్ర కిం వదంతి వాక్యం చెప్పండి ఇప్పుడు నాకు పోయింది చెప్పండి వాళ్ళది ఆద్యస్య ఉత్పవనం ఆద్య పాత్ర ప్రాచీముదీచీనం దళే ఆపస్తంభ ప్రాచీముదీచీనం ప్రాచీ ప్రాక్సమాప్తి ప్రాక్సమాప్తి తత్ర సవితుష్ట్వా ప్రసవ ఉత్పనామి చిద్రేణ పవిత్రేణ వసో సూర్యస్య రశ్మిభి ఇయం గాయత్రి తత్ర ఉత్పవనే మంత్ర అనంతరం అత్ర ఉత్పవన సమయే కేషాంచన ప్రయోగే యో ద్వర్భౌ ఉపయుజ్యతే తయోః గ్రంథిం కృత్వా గ్రథితే గ్రథితాభ్యాం దర్భాభ్యామేవ ఉత్పవనం కురువంతి అస్మాకం ప్రయోగే ఉత్పవనే పృథక్ పవిత్రే గృహీత్వా ఇది అస్తి తర్హి యది సగ్రంథికౌ తర్హి గ్రంథిం నిష్కాస్య ప్రోక్ష్య ప్రాగగ్రం అగ్నౌ ప్రహరతి తత్ర అస్మాకం తు మంత్రః అపి అస్తి సవితుష్ట్వా ప్రోక్ష్య పవిత్రం స్కందాయ స్వాహ స్కందాయ ఇదం న మమ స్కందాయ ఇదం ఇయం ఆహుతి తత్ర అనుప్రహరతి ఇత్యస్య తాత్పర్యం ఏవం యథాయథా జ్వలనం భవత్ ఆహుతి ఇత్యుక్తో ఏవం తథా న కర్తవ్యం అనుప్రహరణం ఇత్యస్య తాత్పర్యం యథాతో జ్వలితౌ స్యాతాం తథా ఆజ్య సంస్కార సమాప్త ఇతః పరం ఆత్మనోగ్రతో భూమిం ప్రోక్ష్య ప్రోక్షణీగత జలేన ఆత్మనోగ్రతో భూమిం ప్రోక్ష్య తత్ర బర్హిస్సన్నహనే వృద్ధి ఆత్మనో ఘృతో భూమి ఆత్మనో అగ్రతః ఆత్మనో ఘృత భూమి ప్రోక్ష్య ఘృతం ఘృతః కథం భవతి ఆత్మనో ఘృతో భూమిం ప్రోక్ష్య తత్ర బర్హిస్సన్నహనే వృద్ధిం ఉదగగ్రాం ప్రసార్య అత్ర బర్హి ఇది కథితం ఖలు దర్భముష్టి సా స్వీకరణీయ తస్యాపి బంధనాయ రజ్జు భవతి ఆదౌ రజ్జుం పృథక్కృత్య సా రజ్జు అపి కథం స్థాపనీయ అత్ర ఉదక ఉదగగ్ర ఉదగగ్ర వాక్యం న స్మరతి చే ఆత్మనోగ్రతో భూమిం ప్రోక్ష్య తత్ర బర్హిస్సన్నహనే రజ్జుం ఉదగగ్రాం ప్రసార్య తస్యాం బర్హిః ప్రాగగ్రం ఉదగపవర్గం అవిరలం ఆస్తీర్య ప్రాగగ్రం ఉదగ అపవర్గం అవిరలం విరళం న భవేత్ అత్యంతం సంశ్లిష్టమపి న భవేత్ అవిరలం ఆస్తీర్య కుతః అవిరలం పాత్రం భూమౌ భూమిస్పృష్టం న భవేత్ పునః అన్యాని అపి పాత్రాన్ని భవంతి సర్వాణి పాత్రాన్ని అత్ర భవేయు తస్మాత్ అవిరలం అతివిరలం న భవేత్ విరళం న భవేత్ సంశ్లిష్టమపి న భవేత్ అవిరలం శబ్దాః తత్ర ప్రయుక్తాః తస్మిన్ ఆద్య పాత్రం నిధాయ అత్ర ప్రశ్నః భవాన్ ఉక్తవాన్ పరంతు అహం విస్మృతవాన్ బర్హి నామ దర్భముష్టి దర్భముష్టి ఏతదేవ అత్ర అధః పాత్రసాధనాయ ఏషాం దర్భాణాం ఉపయోగః కరిష్యతే తేషాం దర్భాణాం ముష్టిః బర్హిరితి తస్మిన్ ఆజ్య పాత్రం నిధాయ ఇదానీం శ్రువ సంమార్జన శ్రువాది సంమార్జయేత్ దక్షిణహస్తేన శ్రువ గృహీత్వా సవ్యేన కాంశ్చిద్ దర్భానాదాయ సహైవాగ్నౌ ప్రతాప్య శ్రుచన్ నిధాయ శ్రువం వామహస్తే గృహీత్వా దక్షిణహస్తేన శ్రువస్య విలం దర్భాగ్రై ప్రాగాది ప్రాగపవర్గం త్రిస్సంమృజ్య ప్రాగాది ప్రాగపవర్గం త్రిస్సంమృజ్య అధస్తాద్ దర్భాగ్రైరేవాభ్యాత్మం బిలపృష్ఠం త్రిస్సంమృజ్య ప్రాగాది ప్రాగపవర్గం తదేవ ప్రాగాది ప్రాగపవర్గం ప్రాగాది ప్రాగపవర్గం ఏమో వదంతి ప్రాగాది ప్రాగపవర్గం ప్రాచ్యాం ఆరంభం కృత్వా అధః ఆనీయ పునః ప్రాగపవర్గం ఏమం త్రి తత్ర తాత్పర్యం కిం మాలిన్యం క్రిమికీటాదికం కిమపి అస్తి చేత్ తత్సర్వం గచ్చతి ప్రాగాది ప్రాగపవర్గం త్రిసమృజ్య అధస్తాత్ దర్భాగ్రై అభ్యాత్మం బిలపృష్టం అభ్యాత్మం బిలపృష్టం త్రిసమృజ్య తతో దర్భాణాం మూలై దండస్య అధస్తాత్ దండస్య అధస్తాత్ తతో దర్భాణాం మూలై దండస్య అధస్తాత్ బిలపృష్టాదారభ్య బిలపృష్టాదారభ్య యావ బిలపృష్టాదారభ్య ృష్టంపరిపృష్టం ప్రోక్ష్య ప్రతాప్య ఆజ్యస్థాల్యా ఉత్తరతో నిధాయ తైరేవ దర్భైః జుహూంచైవమేవ సంమృజ్య అత్ర యది కేషుచన హోమేషు అనేకే ఉపవిశ్య సకృదేవ ఆజ్యహోమం చికీర్షతే తర్హి యావత్యః దర్వ్యః ఉపయుజ్యంతే తాసాం సర్వాసామపి దర్వేణ संस्कार इदानीं भवति एव तदेव पुनः प्रोक्ष्य प्रताप्य सुर्वादुत्तरतो निधाय दर्भानद्भिः क्षालयित्वा अग्नौ अनुप्रहरेत् ततः यदि यदि अन्यद्रव्यं न स्यात् तर्हि साक्षात् प्रयोगः आरभ्यते यदि अन्यानि द्रव्याणि होमाय सन्ति तर्हि तदग्रे युद्धोमा इतोपि अग्रे तर्हि सर्वगृहीतेनाज्येन चरुमभिघार्य सुश्रुतं चरुं सर्वगृहीतेनाज्येनाभिघार्य अग्न्याज्ययोर्मध्ये न नीत्वा इदं चिरुपात्रं सन्ति अत्र अस्य अत्र चिरुः अस्ति तिलाः सन्ति पायसः अस्ति यवाः सन्ति तर्हि सर्वगृहीतेनाज्येन अभिघार्य अभिघार्य अग्न्याज्ययोः मध्येन नीत्वा आज्यात् दक्षिणतः बर्हिषि सान्तरं सान्तरम् आसाद्य एवं यावन्ति पात्राणि सन्ति द्रव्यपात्राणि तावन्ति सर्वाणि अपि पात्राणि द्रव्यैः सह एवमेव क्रमेण अत्र आनाय स्थापनीयानि तत्र पुनरप्यभिघार्य न वा अभिघार्य याज्ञिकानां बुद्धिकौशलं तावद्भवति नवाभिघार्य नवम् अभिघार्यम् इति पुनः एक अस्तु अस्तु तत्र पुनः एवमपि अस्ति क्षन्तव्यं तयोः चमसयोः नाम्नि इदानीं तु अत्रैव भवति आज्यात् उत्तरतः दक्षिणतः अन्यानि द्रव्याणि उत्तरतः पात्राणि एवं स्थाप ततः परम् अग्नेः अर्चनम् अग्न्यायतनादेकादशाङ्गुलमिते देशे अग्नौ समन्त्रमभ्यर्चयेत् तत्र केवलं नामभिः अर्चनम् इदानीम् आपस्तम्भाः कुर्वन्ति तत्र नामानि अपि केचन सामान्यपौराणिकानि नामानि केचन अरुणे कथितानि नामानि वदन्ति अस्माकं पक्षे तु तत्र मन्त्रैः एव अग्नेः अर्चनं क्रियते विश्वानिनो दुर्गः जातवेदः गन्धपुष्पाक्षतैः सिन्धुन्ननावादुरितातिपर्षि अग्नेय त्रिवं नमसा गृणानः अस्माकं बोध्यविता तनूनां यस्त्वा सदा कीर्णामन्यमानः अमर्त्यं मर्त्योजोहवीमि जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमस्याम् अनन्तरं यस्मै त्वगुं सुकृते जातवेदौ लोकमग्ने कृणवस्योनम् अश्विनगुं सुपुत्रणं वीरमन्दं गोमन्दगुं रैर्नशते स्वस्ति प्रार्थनं ततः परं ब्रह्माणमलङ्कृत्य अत्र ब्रह्म उपविष्टः तदर्थं पुष्पमालादिकं चन्दनादिकं देयम् अस्य ब्रह्माणमलङ्कृत्य ब्रह्माणं पूजयित्वा ब्राह्मणादलङ्कृत्य यदि अन्ये ऋत्विजः सन्ति तर्हि सर्वेषामपि अलङ्कारः ताम्बूलदानादिकं किमपि कर्तुं शक्यते इध्वमलङ्कृत्य तत्र इध्मः अस्ति तस्य अलङ्कारः सुर्वमलङ्कृत्य इध्म नाम द्विमात्रकं काष्ठ द्विप्रादेशः इध्मः तत्रैव आहारसमेधे तत्रैव परिधयः सर्वमस्ति खलु तेषां सर्वेषामपि अलङ्कारः अन्ते आत्मानं चालङ्कृत्य हस्तं प्रक्षाल्य इदानीम् इध्महोमः इध्मबन्धनरज्जुम् इध्मस्थाने निधाय तत्र बन्धनार्थं यः रज्जुः उपयुक्तः सः तत्रैव भवेत् केवलम् इध्मः स्वीकृत्य तत्र द्वे आघारसमिधे आपस्तम्भान् तयोः अत्र स्थापनं भवति पूर्वभागे श्रौते तु आघारसमिधे अत्र भवतः दक्षिणोत्तरतः आघारसमिधे స్మార్తే అత్ర స్థాపయంతి. వయం తు ఆఘార సమిధి న స్థాపయామః, కేవలం హోమః ఏవ, ఆఘార హోమః ఏవ. అత్రైవ పరిధీనామపి ఆసాదనం భవతి. తత్ర అస్థవిష్టం పశ్చాత్ తిస్రః పరిధయః, తిస్ర త్రయః పరిధయః, తత్ర యః స్థవిష్టః సః స్థూలతమః, సః తేషు విద్యమానేషు త్రిషు యః స్థూలతమః సః పశ్చాత్ భవేత్. స్థవిష్టం పశ్చాత్ దక్షిణే యః అణీయాన్ అస్తి, దీర్ఘశ్చ అస్తి సః దక్షిణే భవేత్. అణీయాసు హ్రస్వముత్తరతః, తదపేక్షయా అయం హ్రస్వః భవేత్, అయం దీర్ఘా భవేత్. అస్య పరిధేః ఉపరి దక్షిణ పరిధి భవేత్, ఉత్తర పరిధి అది అస్య ఉపరి ఏ భవేత్. నమ దర్భస్య ఉపరి పరిధి, పరిధే ఉపరి. పశ్చిమే కః పరిధి ఆసాదిత ఖలు, స్థవిష్టం పశ్చాత్ ఇది తస్య ఉపరి. అస్య మూలస్య ఉపరి అస్య మూలభాగః భవేత్. అగ్ర అగ్రస్తు అగ్రే యత్ ఇమ్ ఆసాదితం పరిస్తరణ, పరిస్తరణస్య బహిః ఏవ పరిధి. పరిధేః ఆసాదనం పరిస్తరణస్య బహిః, అంతః పరిస్తరణం బహిః పరిధి, తతః బహిః అగ్నిర్జనం ఏవ. ఏతావత్ సూక్ష్మదృష్ట్యా ఆలోచనేన న భవతి, జనాః యథేష్టం కుర్వంతః గచ్చంతి. అస్తు, దేశః సమయః ద్రవ్యం సర్వం సమ్యక్ న భవతి. ఇక్కడ సమయంలో ఇంతింతే దొరుకుతాయి, అది దొరికితే గొప్పది. అనంతరం అగ్నిం పరిషించతి ఆపస్తంభస్య విశేష, ఆదో పరిషేచనం యదస్తి తత్ సామాన్యం పరిషేచనం, ఇదానీం తు సమంత్రకం పరిషేచనం. తత్ర ప్రోక్షణీగత జలేన మంత్రపూర్వకం పరిషేచనం. అదితేను మన్యస్వ, పునః జలం స్వీకృత్య అదితేను మన్యస్వ, అనుమతేను మన్యస్వ, పునః జలం స్వీకృత్య సరస్వతేను మన్యస్వ. హే అదితే అనుమన్యస్వ, హే అనుమతే అన్యస్వ, హే సరస్వతి అనుమన్యస్వ. దేవ సవిత ప్రసువా ఏం పరిస్థితి. దేవ సవిత ప్రసువ ఇది వదంతి చేత్ సంపూర్ణతయా వర్తం. ఇక్కడ కొంతమంది ఏంటంటే ఇలా అని మళ్ళీ ఇలా అంటారు, అంటే ఇది రౌండ్ చెయ్యొద్దు అని. అవును, అది మేము కూడా అలాగే చేస్తాం. స్వామి ఇలా అంటాడు. దాంట్లో తాత్పర్యం ఏంటి అంటే, ఇట్లా చెయ్యి తీసుకునే ఇక్కడ మొదలు పెట్టదు కదా, ఈశాన్యం ఆరంభ కదా, తర్హి ఈశాన్యం హస్త కథం నేజ ఏం నీయతే చేత్ అదక్షిణ భవతి, అప్రదక్షిణో భవతి. ఎందు ప్రదక్షిణ తస్మాత్ ఏం ఇది కేచన వదంతి, కేవలం వదంతి ఏం కృత్వా ఏం కరోతు. దేశాచార సౌకర్యం శాస్త్రం తు కేవలం దేవ సవిత ప్రసూవ తతః పరం ఇద్మ హోమ. తత్ర పంచదశ ద్వే తత్ర గతో గతే త్రయః ప్రతిథయః అత్ర ఆసాదితాః, ఇదానీం హస్తే పంచదశ సమిధాః అవశిష్టాః. సః యద్మః వామహస్తే గృహీత్వా దక్షిణహస్తేన తస్య ఉపరి ఆఘారః, మూలమధ్య అగ్రేషు స్రువేణ త్రిరభిఘార్య మూలమధ్యయోర్మధ్యభాగే గృహీత్వా అయం యద్మః ఇతి చింతయతు. మధ్య అభిగార అగ్రే అభిగార అనంతరం తస్య గ్రహణం మూలమధ్యయోర్మధ్యభాగే, అత్రాపి గృహణాతు గృహీతుం శక్యతే, అత్రాపి గృహీతుం శక్యతే, ఏవమపి గృహీతుం శక్యతే, ఏవమపి గృహీతుం శక్యతే. తన్న ప్రాగగ్రహం భవేత్ మూలమధ్యయోర్మధ్యభాగే. దక్షిణహస్తః హృదయే భవేత్. తత్ర కేచన ఆమంత్రకమేవ యజ్మహోమం కురువంతి, కేచన తు యజ్మహోమే మంత్రం వదంతి. యజ్మహోమ సమయే పునః బ్రహ్మానుజ్ఞా స్వీకరణం తత్ర కించిద్ ఆసనాదుత్థాయ హోమ ఇది లోకాచార సమంత్రకం యస్మహవనం తు సూత్రకారైః చోదితం తత్ర మంత్ర అయం దేవామదేవో జాతవేద అగ్నిస్తృష్టుప ఇద్మహవనే వినియోగ అయంత ఇద్మ ఆత్మా జాతవేదస్తే నేధ్యస్వవర్ధస్వచేద్ధవర్ధయ చాస్మాన్ ప్రజయా పశుభిర్బ్రహ్మ వర్చసేనాన్నాద్యేన సమేధయస్మ ఏకస్మిన్ శ్వాసే సర్వోపి మంత్ర పఠనీయ అయం నియమ అస్తి కదాచిత్ భవతి కదాచిత్ నో భవతి నమ అస్యైవ మంత్రస్య విశేషో వా సర్వస్య అపి మంత్రస్య కుత్రచిత్ తాదృశః విశేషో భవతి సర్వత్ర న యత్ర యథ నిర్దిష్టం తత్ర తథ అస్తు అస్తు స్వాహ పంచదశ సమిధాన సమిధా సకృదేవ హోమ యతో హి అత్ర పంచదశత్వేన తేషాం గణనం న భవతి యద్మత్వేన గణనం భవతి యద్మస్తు ఏకాయ శ్రౌతే తు పంచదశ అపి గృహీత్వా సకృదేవ హోమ పంచదశ సమేధాత్మకస్య యధ్మస్య సకృదేవ హోమ అస్తు అస్తు స్మార్తే శ్రౌతే తు అత్ర ఉత్థాయ తత్ర తు మహాన్ విశేషో భవతి మంత్ర హోతా పఠతి ఆధ్వర్యుః హోమం కరోతి తత్రాపి ఇతః ఆరభ్య ఏకం ఏకాం ఏకాం సమిధం అన్యాయతనే స్థాపయతి తత్ర తు పృథక్ భవతి యజమానః అత్ర ఉపవిశ్య త్యాగం వదతి ఏవం సా ప్రక్రియ సర్వథా భిన్న అస్తు స్వాహ జాతవేదసే అగ్నయే ఇదం నమః తతః ఆఘార హోమ ఆఘార హోమస్య స్వరూపమేవమస్తి ఇతః ఆరభ్య ఏతావత్ పర్యంతం పరిధిసంధి ఆరభ్య అత్ర పరిధిసంధి అసి ఖలు పశ్చిమ పరిధే ఉత్తర పరిధే సంధి సంధిమారభ్య ప్రాక్ పరిధి పర్యంతం హోమ తత్ర ఇతః ఏకం అత్ర ఏకం బిందుం పాదయిత్వా సర్వాణి ఇధ్మకాష్ఠాని స్పృశన్ ఆజ్యం పాతయన్ ఆహుతి తత్ర స్రుచా ద్వితీయం ఇది కేచన సూత్రకారా కేచన ద్వితీయమాహుతిమపి దర్వ్యా ఏవ కురువంతి కేచన స్రుచా ద్వితీయమిది అనేన పాత్రేణ ద్వితీయమాహుతి వదంతి అయం ఆఘార హోమ తతః పరం చక్షుషీ హోమ చక్షుషీ హోమ పునః ఏవం ఆజ్ఞ స్వీకృత్య అగ్ని సోమ చక్షుషీ నామ ఆజ్య నేత్రే తత్ర అగ్ని సోమ అగ్ని యతో హి ప్రత్యంగముఖ అస్మాభిః ప్రార్థిత ఇది కారణేన తస్య దక్షిణనేత్ర అత్ర ఆగత తస్మాత్ పూర్వాహుతి అత్ర భవతి అగ్నయే స్వాహ ఇదమగ్నయే నమమ ద్వితీయాహుతి సోమాయ స్వాహ ఇదం సోమాయ నమమ యది అగ్ని ప్రాంగముఖ స్యాత్ తర్హి అత్ర అగ్నయే స్వాహ అత్ర సోమాయ స్వాహ వక్తవ్యం ఏతావత అగ్నిముఖం సమాప్తం నామ పూర్వాంగ పూర్వాంగస్య ఏవ అగ్నిముఖం ఇది నామ సంజ్ఞా ఉత్తరాంగం ఇది వదంతి తదుత్తరాంగం ప్రాయశ్చిత్తాది ప్రధాన హోమ ఇతః పరం ప్రధాన హోమ ప్రధాన హోమ అనంతరం స్విష్టకృతాది జయాది హోమ తత్సర్వం ఉత్తరాంగం ఇది పూర్వాంగం ఏతావదే పూర్వాంగస్య సంజ్ఞ అగ్నిముఖం ఇది అగ్నిముఖం సమాప్తం తస్యవ అగ్నిముఖం ఇది కేచన వదంతి షట్పాత్ర ప్రయోగ ఇది కేచన వదంతి కుశకండిక ఇది కేచన వదంతి ఓ షట్పాత్రమేష న జానాతి యతో హి షట్పాత్ర శబ్ద న జానాతి భవాన్ ఇది అగ్నిముఖం ఇది వదతి ఓ అగ్నిముఖం అస్మాకం నాస్తి అగ్నిముఖం అన్వేషాం అస్తి అస్మాకం షట్పాత్ర భవాన్ కథం అగ్నిముఖం వదతి ఇది అత్ర షట్పాత్రాణి కాని భవంతి తత్ర షట్పాత్రాణి కాని ఇత్యుక్తౌ చరుస్థాలి ఇది మయా పూర్వం కథితం చరుస్థాలిం పాత్రత్వేన అంగీకురువంతి నేచ్చంతి న స్వీకురువంతి పునః బర్హి పాత్రత్వేన నాంగీకరోతి న స్వీకరోతి తస్మాత్ షట్ పాత్రాణి అస్మాకం తో షట్ పాత్రాణి భవంతి కదా భవంతి యస్మిన్ హోమే కేవలం ఆజ్య హోమః తస్మిన్ హోమే షడేవ పాత్రాణి భవంతి తత్ర కేవలం ఆజ్య హోమే అస్య పాత్రస్య ఆవశ్యకత నాస్తి అస్య ఆవశ్యకత నాస్తి చరుస్థాలేహ ఆవశ్యకత నాస్తి తస్మాత్ దర్వీ ప్రోక్షణ్యం ప్రణీత ఆజ్య పాత్రే ఇదమా పరిరీచ్య तस्य कदा अपेक्षा भवति कस्य यत्र चरु इत्यादि द्रव्यम् अस्ति चेत् प्रधानम् एतत् दृष्टम् इतः परं प्रधानहोमः तत्र श्रुवेण सृच्चाज्यमुपस्थीर्य आदौ श्रुवेण सृच्चाज्यमुपस्थीर्य अत्र चरुः अस्ति मध्यात् पूर्वार्धाच्च हविषोवदाय अत्र पात्रे विद्यमानात् चरोः मध्यभागात् एकम् अवदानं पूर्वभागात् एकम् अवदानम् एवं द्विवारं चरुग्रहणम् यदि यजमानः पञ्चप्रवरः नाम श्रीवत्सगोत्रः जामदग्निगोत्रः यदि स्यात् भवान् श्रीवत्सः वा श्रीवत्सः गोत्रः तर्हि भवतः कार्येषु त्रेधा अवधानं त्रिवारम् अवधानं मध्यात् पूर्वार्धात् पश्चार्धात् इति पञ्चावर्तिनाम् अस्तु एवम् अवधानं कृत्वा पुनः पात्रस्थम् अवत्तञ्च अभिघार्य तदर्थम् अस्य पात्रस्य आवश्यकता भवति एवम् अभिघार्यं कृत्वा अनन्तरम् इदम् आधारः संस्थाप्य इदं दक्षिणहस्ते गृहीत्वा मन्त्रमुक्त्वा एवं हस्ते गृहीत्वा मृगीमुद्रया स्वाहा मृगीमुद्रया स्वाहा यदि द्रवद्रव्यमस्ति तर्हि एवं यदि कठिनद्रव्यमस्ति तर्हि एवं पार्श्वभागेन ओहो पार्श्वभागेन कथमहं करोति एषः आलसः अज्ञा अज्ञः इति केचन मूर्खाः वदन्ति तथा न द्रवद्रव्यमस्ति चेत् अग्रभागेन कठिनद्रव्यमस्ति चेत् पार्श्वभागे अस्तु एवमस्ति तदर्थम् अस्य उपयोगः तत्र अनन्तरं शुष्टकृद्भूम्यापि अस्य उपयोगः भवति एव